अथ तृतीयकाण्डे पञ्चमप्रश्नस्य घनपाठः आरम्भः। पश्चात्पश्चात् पूर्णा पूर्णा पश्चादुतोतपश्चात् पूर्णा पूर्णा पश्चादुतश्चादुतोतपश्चात्पश्चादुतपूर्णा पूर्णोतपश्चात्पश्चादुतपूर्णा पूर्णा पूर्णोतोतपूर्णा पुरस्तात् वसूनि वसूनि रूपाणि वसो अन्या वेषयन्त्या वेषयन्ती वसूनि रूपाणि रूपाणि वसो अन्या वेषयन्ती प्रीत्यायन्ति सहस्रपोषकं सुभगा सुभगा सहस्रपोषकं सहस्रपोषकं सुभगारराणा सुभगा सहस्रपोषकं सहस्रपोषकं सुभगारराणा सहस्रपोषमिति सहस्रपोषं सुभगारराणारराणा सुभगा सुभगारराणा सासारराणा सुभगा सुभगारराणा सागेति सुभगाराणा सासारराणारराणा सानो नस्सारराणारराणा सानः नो नस्तासानो नगन् गन्नानो न आगन् आगन् गन्ना गनुवत्यसा वत्यसा गन्ना गनुवत्यसावत्यसा वत्यसा गन् गनुवत्यसा संविधाना संविधाना वत्यसा गन् गनुवत्यसा संविधाना वत्यसा संविधाना संविधाना वत्यसा वत्यसा संविधाना संविधानेति सं अग्नेशोमौ प्रथमो प्रथमावग्नेशोमावग्नेशोमौ प्रथमो वीर्येण वीर्येण प्रथमावग्नेशोमावग्नेशोमौ प्रथमो वीर्येण सोमाविद्यग्नी सोमौ प्रथमो वीर्येण वीर्येण प्रथमो प्रथमो वीर्येण वसो नवसो नो वीर्येण प्रथमो प्रथमो वीर्येण वसो नो वीर्येण वसो नवसो नो वीर्येण वीर्येण वसून् रुद्रान् रुद्रान् वसूनु वीर्येण वीर्येण वसून् रुद्रान् रुद्रानुपसोऽनुपसोन् रुद्रानादित्यानादित्यान् रुद्रानुपसोऽनुपसोन् रुद्रानादित्यानादित्यान् रुद्रान् रुद्रानादित्यानिहेहादित्यान् रुद्रान् रुद्रानादित्यानिहादित्यानिहेहादित्यानादित्यानिहजिन्वतम् जिन्वतमिहादित्यानादित्यानिहजिन्वतम् यजिन्वतम् जिन्वतमिहेहजिन्वतम् जिन्वतमिति जिन्वतम् माध्यगुं हि माध्यम् माध्यगुं हि ओन्नभासम्भो पौर्णमासगुं हि माध्यम् माध्यगुं हि पौर्णमासम् पौर्णमासम् पौर्णमासगो हे पौर्णमासम् द्विषेताम् द्विषेताम् पौर्णमासगो हे पौर्णमासम् द्विषेताम् पौर्णमासम् द्विषेताम् द्विषेताम् पौर्णमासम् पौर्णमासम् द्विषेताम् ब्रह्मणा ब्रह्मणा द्विषेताम् पौर्णमासम् पौर्णमासम् द्विषेताम् ब्रह्मणासमिति पौर्णमासम् द्विषेताम् ब्रह्मणा ब्रह्मणा द्विषेताम् ेताम् ब्रह्मणा वृद्धौ वृद्धौ ब्रह्मणा द्विषेताम् द्विषेताम् ब्रह्मणा वृद्धौ ब्रह्मणा वृद्धौ वृद्धौ ब्रह्मणा ब्रह्मणा वृद्धौ सुकृतेन सुकृतेन वृद्धौ ब्रह्मणा ब्रह्मणा वृद्धौ सुकृतेन वृद्धौ सुकृतेन सुकृतेन वृद्धौ वृद्धौ सुकृतेन सातौ सातौ सुकृतेन वृद्धौ वृद्धौ सुकृतेन सातौ सुकृतेन सातौ सातौ सुकृतेन सुकृतेन सातावथाथ सातौ सुकृतेन सुकृतेन सातावथ सुकृतेनेति सुकृतेन सातावथाथ सातौ सातावथ थास्मभ्यमस्मभ्यमथ सातौ सातावथास्मभ्यमस्मभ्यमथाथास्मभ्यगुं सहवीरागुं सहवीरामस्मभ्यमथाथास्मभ्यगुं सहवीरामभ्यगुं सहवीरागुं सहवीरामस्मभ्यमस्मभ्यगुं सहवीरागो रयिगो रयिगो सहवीरामस्मभ्यमस्मभ्यगुं सहवीरागो रयिं सहभ्यमित्यस्माभ्यं सहवीरागो रयिगो रयिगो सहवीरागो सहवीरागो रयिन्नि रयिगो सहवीरागो सहवीरागो रयिन्नि रामिति सहवीरायन् रयिगो रयन्नियच्छतं यच्छतन्नि रयिगो रयन्नियच्छतं यच्छतं यच्छतन्नि नियच्छतं यच्छतमिति यच्छतम् आदित्याश्चिरादित्या आदित्याश्चाङ्गिरसोऽङ्गिरसश्चादित्या आदित्याश्चाङ्गिरसहाङ्गिरसोऽङ्गिरसश्चताङ्गिरसश्चताङ्गिरसश्चाग्निरसोऽङ्गिरसश्चाग्निरग्निगुश्चाङ्गिरसोऽङ्गिरसश्चाग्निरग्निगुश्च ङ्गिरसामङ्गिरसान्निरुक्तं निरुक्तमङ्गिरसान्ते शान्ते शामङ्गिरसान्निरुक्तम् अङ्गिरस ोममनु लोममेन जोर्योय एन जोरनु लोमम् एन जोरनु लोममनु अनुलोममेन योरेण योरनुलोमञ्च चानुलोममेन योरेण योरनुलोमञ्च लोमञ्च चानुलोममनुलोमञ्च प्रतिलोमम् प्रतिलोमञ्चानुलोममनुलोमञ्च प्रतिलोमम् अनुलोमनित्यनुलोमम् प्रतिलोमम् प्रतिलोमञ्च च प्रतिलोमञ्च च प्रतिलोमञ्च च प्रतिलोमञ्च लोमञ्च च प्रतिलोमम् प्रतिलोमञ्च विद्याद्विद्याच्च प्रतिलोमम् प्रतिलोमञ्च विद्या प्रतिलोममिति प्रति लोमम् विद्याद्विद्याच्च च विद्यादिति विद्याच्च च विद्यादिति विद्यादिति विद्याद्विद्यादित्यमावास्यायामावास्याया इति विद्याद्वित्यादित्यमावास्यायाः अमावास्यायामावास्याया इतीत्यमावास्याया ऊर्ध्वमूर्ध्वममावास्याया इतीत्यमावास्याया ऊर्ध्वम् अमावास्याया ऊर्ध्वमूर्ध्वममावास्याया अमावास्याया ऊर्ध्वम् तत्तदूर्ध्वममावास्याया अमावास्याया ऊर्ध्वम् तत् अमावास्याया इत्यमावास्याया तत्तदूर्ध्वमूर्ध्वम् तदनुलोममनुलोमम् तदूर्ध्वमूर्ध्वम् तदनुलोमम् तदनुलोममनुलोमम् तत्तदनुलोमम् पौर्णमास्यै पौर्णमास्या अनुलोमम् तत्तदनुलोमम् पौर्णमास्यै अनुलोमम् पौर्णमास्यै पौर्णमास्या अनुलोममनुलोमम् पौर्णमास्यै प्रतीचीनम् प्रतीचीनम् पौर्णमास्या अनुलोममनुलोमम् पौर्णमास्यै प्रतीचीनम् अनुलोममित्यनुलोमम् पौर्णमास्यै प्रतीचीनम् प्रतीचीनम् पौर्णमास्यै पौर्णमास्यै प्रतीचीनम् तत्तत्प्रतीचीनम् पौर्णमास्यै पौर्णमास्यै प्रतीचीनम् तत् प्रतीचीनम् तत्तत्प्रतीचीनम् प्रतीचीनम् तत्प्रतिलोमम् प्रतिलोमम् तत्प्रतीचीनम् प्रतीचीनम् तत्प्रतिलोमम् प्रतिलोमम् प्रतिलोमम् तत्तत्प्रतिलोमम् यद्यत् प्रतिलोमम् तत्तत्प्रतिलोमम् यत् प्रतिलोमम् यद्यत् प्रतिलोमम् प्रतिलोमम् यत् पौर्णमासीम् पौर्णमासीम् यत् प्रतिलोमम् प्रतिलोमम् यत् पौर्णमासीम् पौर्णमासीम् पौर्णमासीम् यद्यत् पौर्णमासीम् पूर्वाम् पूर्वाम् पौर्णमासीम् यद्यत् पौर्णमासीम् पूर्वाम् पूर्वाम् पूर्वाम् पौर्णमासीम् पौर्णमासीम् पूर्वामालभेतालभेत पूर्वाम् पौर्णमासीम् पौर्णमासीम् पूर्वामालभेत पौर्णमासीमिति पौर्णमासी पूर्वामालभेतालभेत पूर्वाम् पूर्वामालभेद प्रतिलोमम् प्रतिलोममालभेद पूर्वाम् पूर्वामालभेद प्रतिलोमम् आलभेद प्रतिलोमम् प्रतिलोममालभेदालभेद प्रतिलोममेनावेनौ प्रतिलोममालभेदालभेद प्रतिलोममेनौ आलभेदालभेदालोममेनावेनौ प्रतिलोमम् प्रतिलोममेनावैनौ प्रतिलोमम् प्रतिलोममेनावालोममिति प्रतिलोमम् ेतालभेतामुमममुल्लभेतालभेतामुमममुल्लभेतलभेतामुम सरस्वती सरस्वती वै सरस्वत्यनुलोममनुलोमगो सरस्वती वै वै सरस्वत्यनुलोमम् सरस्वत्यनुलोममनुलोमगो सरस्वती सरस्वत्यनुलोममेवैवानुलोमगो सरस्वती सरस्वत्यनुलोममेवैनौ अनुलोममित्यनुलोमम् एवैनावेनावालभेदलभेतैनावेनावालभेदा अलभेदलभेतालभेतामुममममुल्लभेतलभेतामुमपक्षीयमाणमपक्षीयमाणमनु पक्षीयमाणमनुलोमम् पक्षीयमाणमित्यपक्षीयमाणम् सरस्वतौ सारस्वतौ क्षीयेत क्षीयेत सारस्वतोः मोहो मो सारस्वतौ क्षीयेत क्षीयेत सारस्वतोः सारस्वतोः म सरस्वते भवति भवति सरस्वते द्वादशकपालः सरस्वते द्वादशकपालो द्वादशकपालस्तरस्वते सरस्वते द्वादशकपालो मा भास्या मा भास्या द्वादशकपालस्तरस्वते सरस्वते द्वादशकपालो मा भास्या द्वादशकपालो मा भास्या मा भास्या द्वादशकपालो द्वादशकपालो मा भास्या वैवा मा भास्या द्वादशकपालो द्वादशकपालो मा भास्या वै द्वादशकपाल द्वादश कपालः भास्या वै वा मा भास्या मा भास्या वै सरस्वती सरस्वती वा मा भास्या मा भास्या वै सरस्वती भास्येत्यमास्या सरस्वती सरस्वती वै वै सरस्वती सरस्वती पूर्णमासः सरस्वती वै वै सरस्वती पूर्णमासः सरस्वती पूर्णमासः पूर्णमासः सरस्वती सरस्वती पूर्णमासः सरस्वान् सरस्वान् पूर्णमासः सरस्वती सरस्वती पूर्णमासः सरस्वान् पूर्णमासः सरस्वान् सरस्वान् पूर्णमासः पूर्णमासः सरस्वान्तौ तौ सरस्वान् पूर्णमासः पूर्णमासः सरस्वान्तौ पूर्णमास इति पूर्णमासः सरस्वान्तौ तौ सरस्वान् सरस्वान्ता वेवैव तौ सरस्वान् सरस्वान्ता वेवैव तौ तावेव साक्षात् साक्षादेव तौ तावेव साक्षादेव साक्षात् साक्षादेवैव साक्षादा साक्षादेवैव साक्षादा साक्षादा साक्षात् साक्षादारभते रभतः साक्षात् साक्षादारभते साक्षादिति सा अक्षादरभतः अर्ध्योत्यर्ध्योतिरभतः रभत अर्ध्योति रभदर्ध्नोत्युघ्नोतिरभते रभत अर्ध्नोत्याभ्यामाभ्यामृध्नोतिरभते रभत अर्ध्नोत्याभ्यामाभ्यामृध्नोत्यर्ध्नोत्याभ्याम् द्वादशकपालो द्वादशकपालाभ्यामृध्नोत्यर्ध्नोत्याभ्याम् द्वादशकपालः भ्याम् द्वादशकपालो द्वादशकपालाभ्यामाभ्याम् द्वादशकपालः सरस्वते सरस्वते द्वादशकपालाभ्यामाभ्याम् द्वादशकपालः सरस्वते द्वादशकपालः सरस्वते सरस्वते द्वादशकपालो द्वादशकपालः सरस्वते भवति भवति सरस्वते द्वादशकपालो द्वादशकपालः सरस्वते भवति द्वादशकपाल इति द्वादशकपालः सरस्वते भवति भवति सरस्वते सरस्वते भवति मिथुनत्वाय मिथुनत्वाय भवति सरस्वते सरस्वते भवति मिथुनत्वाय मिथुनत्वाय मिथुनत्वाय भवति भवति मिथुनत्वाय प्रजात्यै प्रजात्यै मिथुनत्वाय भवति भवति मिथुनत्वाय प्रजात्यै प्रजात्यै प्रजात्यै मिथुनत्वाय मिथुनत्वाय प्रजात्यै मिथुनौ मिथुनौ प्रजात्यै मिथुनत्वाय मिथुनत्वाय प्रजात्यै मिथुनौ मिथुनत्वायेति मिथुनात्वायात्यै मिथुनौ मिथुनौ प्रजात्यै प्रजात्यै मिथुनौ गावौ गावौ मिथुनौ प्रजात्यै प्रजात्यै मिथुनौ गावौ प्रजात्या इति प्राजात्यै मिथुनौ गावौ गावौ मिथुनौ मिथुनौ गावौ दक्षिणा दक्षिणा गावौ मिथुनौ मिथुनौ गावौ दक्षिणा गावौ दक्षिणा दक्षिणा गावौ गावौ दक्षिणा समृद्ध्यै समृद्ध्यै दक्षिणा गावौ गावौ दक्षिणा समृद्ध्यै दक्षिणा समृद्ध्यै समृद्ध्यै दक्षिणा दक्षिणा समृद्ध्यै इति वारुषय ऋषजो वा इन्द्रमिन्द्रम् वारुषय ऋषजो वा इन्द्रम् वा इन्द्रमिन्द्रम् वै वा इन्द्रम् प्रत्यक्षम् प्रत्यक्षमिन्द्रम् वै वा इन्द्रम् प्रत्यक्षम् इन्द्रम् प्रत्यक्षम् प्रत्यक्षमिन्द्रमिन्द्रम् प्रत्यक्षन्दन प्रत्यक्षमिन्द्रमिन्द्रम् प्रत्यक्षन्न प्रत्यक्षन्दन प्रत्यक्षम् प्रत्यक्षन्नापश्यन्न पश्यन्न प्रत्यक्षम् प्रत्यक्षन्नापश्यन्नक्षमिति प्रति अक्षम् नापश्यन्न पश्यन्दनापश्यन्दन्तमपश्यन्दनापश्यन्तम् अपश्यन्तमपश्यन्न पश्यन्तम् वसिष्ठो वसिष्ठस्तमपश्यन्न पश्यन्तम् वसिष्ठः वसिष्ठो वसिष्ठस्तन्तम् वसिष्ठः प्रत्यक्षम् प्रत्यक्षम् वसिष्ठन्तन्तम् वसिष्ठः प्रत्यक्षम् वसिष्ठः प्रत्यक्षम् प्रत्यक्षम् वसिष्ठो वसिष्ठः प्रत्यक्षमपश्यदपश्यत् प्रत्यक्षम् वसिष्ठो वसिष्ठः प्रत्यक्षमपश्यत् प्रत्यक्षमपश्यदपश्यत् प्रत्यक्षम् प्रत्यक्षमपश्यत् ससोऽपश्यत् प्रत्यक्षम् प्रत्यक्षमपश्यत् सः प्रत्यक्षमिति प्रति अक्षम् अपश्यत् ससोऽपश्यदपश्यत् सो ब्रवीद ब्रवीत्स पश्यद पश्यत्सो ब्रवीद ब्रवीद ब्रवीत्स ब्रवीद् ब्राह्मणम् ब्राह्मणमब्रवीत्स अब्रवीत् ब्राह्मणौ ब्रवीत् ब्राह्मणम् ब्राह्मणमब्रवीद ब्रवीत् ब्राह्मणम् ते ब्राह्मणमब्रवीद ब्रवीत् ब्राह्मणम् ते ब्राह्मणम् ते ब्राह्मणम् ब्राह्मणम् ते वक्ष्यामि वक्ष्यामि ते ब्राह्मणम् ब्राह्मणम् ते वक्ष्यामि वक्ष्यामि वक्ष्यामि ते वक्ष्यामि यथा यथा वक्ष्यामि ते वक्ष्यामि यथा वक्ष्यामि यथा यथा वक्ष्यामि वक्ष्यामि यथा त्वत्पुरोहिता त्वत्पुरोहिता यथा वक्ष्यामि वक्ष्यामि यथा त्वत्पुरोहिता त्वत्पुरोहितास्त्वत्पुरोहिता यथा यथा त्वत्पुरोहिताः प्रजाः प्रजास्त्वत्पुरोहिता यथा यथा त्वत्पुरोहिताः प्रजाः पुरोहिताः प्रजाः प्रजास्त्वत्पुरोहितास्त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते प्रजनिष्यन्ते प्रजास्त्वत्पुरोहितास्त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते पुरोहिता इति त्वत् पुरोहिताः प्रजनिष्यन्ते प्रजनिष्यन्ते प्रजाः प्रजाः प्रजनिष्यन्ते साध प्रजनिष्यन्ते प्रजा प्रजा प्रजनिष्यन्ते प्रजा इति प्रजनिष्यन्ते साध प्रजनिष्यन्ते प्रजनिष्यन्ते माध प्रजनिष्यन्ते प्रजनिष्यन्ते प्रजनिष्यन्त इति प्रजनिष्यन्ते माथाधमेतरेभ्य इतरेभ्यो माथाधमेतरेभ्यः इतरेभ्य इतरेभ्यो मामेतरेभ्य ऋषिभ्य ऋषिभ्य इतरेभ्यो मामेतरेभ्य ऋषिभ्यः इतरेभ्य ऋषिभ्य ऋषिभ्य इतरेभ्य इतरेभ्य ऋषिभ्यो माम ऋषिभ्य इतरेभ्य इतरेभ्य ऋषिभ्यो माषिभ्यो माम ऋषिभ्य ऋषिभ्यो मा प्रप्रम ऋषिभ्य ऋषिभ्यो मा प्राषिभ्य इत्यर्षिभ्यः मा प्रप्रमा मा प्रवोचो वोचः प्रमा मा प्रवोच वोचो वोचः प्रप्रवोच इति वोचः प्रप्रवोच इति वोच इति वोचो वोच इति तस्मै तस्मा इति वोचो वोच इति तस्मै तस्मै तस्मा इति तस्मा एतानेतान् तस्मा इति तस्मा एतानेतान् तस्मै तस्मा एतान् स्तोमभागान् स्तोमभागानेतान् तस्मै तस्मा एतान् स्तोमभागा एतान् स्तोमभागान् स्तोमभागानेतानेतान् स्तोमभागानब्रवीदब्रवीत् स्तोमभागानेतानेतान् स्तोमभागानब्रवीत् स्तोमभागानब्रवीदब्रवीत् स्तोमभागान् स्तोमभागानब्रवीत् ततस्ततो ब्रवीत् स्तोमभागान् स्तोमभागानब्रवीत् ततः स्तोमभागानिति स्तोम ततस्ततो ब्रवीद ब्रवीत् ततो वसिष्ठपुरोहितावसिष्ठपुरोहितास्ततो ब्रवीद ब्रवीत् ततो वसिष्ठपुरोहितावसिष्ठपुरोहितावसिष्ठपुरोहितास्ततस्ततो वसिष्ठपुरोहिता प्रजा प्रजा वसिष्ठपुरोहितास्ततस्ततो वसिष्ठपुरोहिता प्रजा वसिष्ठपुरोहिताः प्रजाः प्रजा वसिष्ठपुरोहितावसिष्ठपुरोहिताः प्रजाः प्रजा वसिष्ठपुरोहितावसिष्ठपुरोहिताः प्रजाः वसिष्ठपुरोहिता इति वसिष्ठ पुरोहिताः प्रजाः प्रजाः प्राजायन्ताजायन्त प्रजाः प्रजाः प्राजायन्ता इति प्राजायन्ताजायन्त प्रजायन्त तस्मात् तस्मादजायन्त प्रजायन्त तस्मात् जायन्त तस्मात् तस्मादजायन्ताजायन्त तस्मात् वासिष्ठो वासिष्ठस्तस्मादजायन्ताजायन्त तस्मात् वासिष्ठः वासिष्ठो वासिष्ठस्तस्मात् तस्मात् वासिष्ठो ब्रह्मा ब्रह्मा वासिष्ठस्तस्मात् तस्मात् वासिष्ठो ब्रह्मा ब्रह्मा ब्रह्मा वासिष्ठो वासिष्ठो ब्रह्मा कार्यः कार्यो ब्रह्मा वासिष्ठो वासिष्ठो ब्रह्मा कार्यः कार्यः कार्यो ब्रह्मा ब्रह्मा कार्यः प्रप्रकार्यो ब्रह्मा ब्रह्मा कार्यः प्रार्यः प्रप्रकार्यः कार्यप्रैवैव प्रकार्यः कार्यप्रैवैव प्रप्रैव जायते जायत एव प्रप्रैव जायते जायते जायत एवैव जायते रश्मिरश्मिर्जायत एवैव जायते रश्मिः रश्मिरश्मिर्जायते जायते रश्मिरस्यसि रश्मिर्जायते जायते रश्मिरसि रश्मिरस्यसि रश्मिरश्मिरशिक्षया यक्षया जासि रश्मिरश्मिरशिक्षया जाक्षया यक्षया जास्ति शिक्षया यत्त्वा त्वाक्षया जास्ति शिक्षया यत्त्वाक्षयत्त्वा त्वाक्षया यक्षया यत्त्वाक्षयं क्षयं त्वाक्षया यक्षया यत्त्वाक्षयौ त्वाक्षयं क्षयं त्वा त्वाक्षयं जिन्वजिन् भक्षयन् त्वा त्वाक्षयं जिन्वा जिन्वजिन् भक्षयं क्षयं जिन्वेतीति जिन्वक्षयं क्षयं जिन्वेति जिन्वेतीति जिन्वजिन्वेत्याह हेति जिन्वजिन्वेत्याह इत्याह हेतीत्याह देवा देवा आहेतीत्याह देवा देवा देवा आहाः देवा वै वै देवा आहाः देवा वै देवा वै वै देवा देवा वै क्षजः क्षजो वै देवा देवा वै क्षजः क्षजः क्षजो वै वै क्षजो देवेभ्यो देवेभ्यः क्षजो वै वै क्षजो देवेभ्यः क्षजो देवेभ्यो देवेभ्यः क्षजः क्षजो देवेभ्य एवैव देवेभ्यः क्षजः क्षजो देवेभ्य एव देवेभ्य एवैव देवेभ्यो देवेभ्य एव यज्ञै यज्ञमेव देवेभ्यो देवेभ्य एव यज्ञम् एव यज्ञै यज्ञमेवैव यज्ञम् प्रप्रयज्ञमेवैव यज्ञम् यज्ञम् प्रप्रयज्ञै यज्ञम् प्राहः प्रयज्ञै यज्ञम् प्राहः हप्रप्राह प्रेतिः प्रेतिराह प्रप्राह प्रेतिः प्रेतिः प्रेतिराह प्रेतिरस्य सि प्रेतिराह प्रेतिरसि प्रेतिरस्य सि प्रेतिः प्रेतिरस्य धर्माय धर्माय सि प्रेतिः प्रेतिरसि धर्माय धर्माय धर्मायास्य धर्माय त्वा त्वा धर्मायास्य धर्माय त्वा धर्माय त्वा त्वा धर्माय धर्माय त्वा धर्मं धर्मं त्वा धर्माय धर्माय त्वा धर्मं धर्मं धर्मं जन्म जन्म धर्मं धर्मं जन्मेदीति जन्म धर्मं धर्मं जन्मेति जन्मेदीति जन्म जन्मेत्याह हेदि जन्म जन्मेत्याह हेदीत्याह मनुष्या मनुष्या हेदीत्याह मनुष्या मनुष्या मनुष्या मनुष्या वै वै मनुष्या मनुष्या वै मनुष्या वै वै मनुष्या मनुष्या वै धर्मो धर्मो वै मनुष्या मनुष्या वै धर्मः वै धर्मो धर्मो वै वै धर्मो मनुष्येभ्यो मनुष्येभ्यो धर्मो वै वै धर्मो मनुष्येभ्यो मनुष्येभ्यो मनुष्येभ्यो धर्मो धर्मो मनुष्येभ्य एवैव मनुष्येभ्यो धर्मो धर्मो मनुष्येभ्य एव मनुष्येभ्य एवैव मनुष्येभ्यो मनुष्येभ्य एव यज्ञै यज्ञमेव मनुष्येभ्यो मनुष्येभ्य एव यज्ञम् एव यज्ञै यज्ञमेवैव यज्ञम् प्रप्रयज्ञमेवैव यज्ञम् प्रा यज्ञम् प्रप्रयज्ञै यज्ञम् प्राह अप्रयज्ञै यज्ञम् प्राह प्राहान्विधिरन्विधिराः प्रप्राहान्विधिः आहान्विधरन्विधराहान्विधरस्य अस्यन्विधराहान्विधरसेन्विधरस्यन्विधिरन्विधरसि दिवे दिवेऽस्यन्विधिरन्विधरसि दिवे अन्विधिरित्यनो दिवे दिवेऽस्तिसि दिवे त्वा त्वा दिवेऽस्तिसि दिवे त्वा त्वा त्वा दिवे दिवे त्वादिवं दिवं त्वा दिवे दिवे त्वादिवं दिवं त्वा त्वादिवं जिन्व जिन्वदिवं त्वा त्वादिवं जिन्वजिन्व जिन्वदिवं दिवं जिन्वेदीति जिन्वदिवं दिवं जिन्वेति जिन्वेदीति जिन्व जिन्वेत्याह हेति जिन्व जिन्वेत्याह हेतीत्याहैभ्य एभ्यः हेतीत्याहैभ्यः एवैवैभ्य एभ्य एव लोकेभ्यो लोकेभ्य एवैभ्य एभ्य एव लोकेभ्यः एव लोकेभ्यो लोकेभ्य एवैव लोकेभ्यो यज्ञं यज्ञं लोकेभ्य एवैव लोकेभ्यो यज्ञं लोकेभ्यो यज्ञं यज्ञं लोकेभ्यो लोकेभ्यो यज्ञं प्रप्रयज्ञं लोकेभ्यो लोकेभ्यो यज्ञं प्रायज्ञं प्रप्रयज्ञं यज्ञं प्राहः प्रयज्ञं यज्ञं प्राहः प्रप्राह विस्तम्भो विस्तम्भ आह प्रप्राह विस्तम्भः विष्टम्भो विष्टम्भ आह विष्टम्भोऽस्य विष्टम्भः विष्टम्भोऽस्यति विष्टम्भो विष्टम्भोति वृष्ट्यै वृष्ट्या असि विष्टम्भो विष्टम्भोति वृष्ट्यै स्तम्भः वृष्ट्यै वृष्ट्या अस्यति वृष्ट्यै त्वा वृष्ट्या अस्यति वृष्ट्यै त्वा वृष्टि वृष्ट्यै त्वा वृष्टिं वृष्टिं त्वा वृष्टि वृष्ट्यै त्वा वृष्टिं वृष्टिं वृष्टिं त्वा वृष्टिं जन्म जन्म वृष्टिं त्वा वृष्टिं जन्म जन्म जन्म वृष्टिं वृष्टिं जन्मेदीति जन्म वृष्टिं वृष्टिं जन्मेदि जन्मेदीति जन्म जन्मेत्याह हेदि जन्म जन्मेत्याह हेदीत्याह वृष्टिं वृष्टिमाहेदीत्याह वृष्टिं आह वृष्टिं वृष्टिमाहाह वृष्टिमेवैव वृष्टिमाहाह वृष्टिमेव वृष्टिमेवैव वृष्टिं वृष्टिमेवावैव वृष्टिं वृष्टिमेवावा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे रुन्धे रुन्धे वावरुन्धे प्रवा प्रवारुन्धे वावरुन्धे प्रवान्धे प्रवा प्रवारुन्धे रुन्धे प्रवास्यति प्रवारुन्धे रुन्धे प्रवासी प्रवास्यति प्रवा प्रवास्य नुवा नुवासि प्रवा प्रवास्य नुवा प्रवेदि प्रावास्य नुवा नुवास्यस्य नुवास्यस्य नुवास्यस्य नुवासी नुवास्यस्य नुवा नुवासीतीत्यस्य नुवा नुवासीति नुवेत्यनुवासीतीत्यस्य सीत्याः हेत्यस्य सीत्याः हेदीत्याः मिथुनत्वादि मिथुनत्वा जाहेदीत्याः मिथुनत्वा मिथुनत्वाय मिथुनत्वायाः मिथुनत्वा जोषि कुशिङ् मिथुनत्वायाः मिथुनत्वा जोषिक मिथुनत्वा जोषि कुशिङ् मिथुनत्वाय मिथुनत्वा जोषिकस्य स्तुषिङ् मिथुनत्वाय मिथुनत्वा जोषिकसि मिथुनत्वायेति मिथुनात्वायाशिकस्य स्तुषि कुशिकसि वसुभ्यो वसुभ्यो स्युषि कुशिकसि वसुभ्यः शिवसुभ्यो वसुभ्योऽस्य शिवसुभ्यस्त्वा वसुभ्योऽस्य शिवसुभ्यस्त्वा वसुभ्यस्त्वा वसुभ्यो वसुभ्यस्त्वावसून् वसून् त्वावसुभ्यो वसुभ्यस्त्वावसून् वसून् त्वा त्वावसून् जिन्वजिन्वसून् त्वा त्वावसून् जिन्वासून् जिन्वजिन्वसोऽनुवसोऽन् जिन्वेदीति जिन्वसोऽनुवसोऽन् जिन्वेति जिन्वेदीति जिन्वजिन्वेत्याहाहेति जिन्वजिन्वेत्याहाहेतीत्याहाष्टावष्टावाहेतीत्याहाष्टौ अहाष्टावष्टावाहाष्टौ वसवो वसवोऽष्टावाहाष्टौ वसवः अष्टौ वसवो वसवोऽष्टावष्टौ वसव एकादशैकादश वसवोऽष्टावष्टौ वसव एकादश वसव एकादशैकादश वसवो वसव एकादश रुद्रा रुद्रा एकादश वसवो वसव एकादश रुद्रा एकादश रुद्रा रुद्रा एकादशैकादश रुद्रा द्वादश द्वादश रुद्रा एकादशैकादश रुद्रा द्वादश द्वादश द्वादश रुद्रा रुद्रा द्वादशादित्या आदित्या द्वादश रुद्रा रुद्रा द्वादशादित्या द्वादशादित्या आदित्या द्वादश द्वादशादित्या एतावन्त एतावन्त आदित्या द्वादश द्वादशादित्या एतावन्तः आदित्या एतावन्त एतावन्त आदित्या आदित्या एतावन्तो वै वा एतावन्त आदित्या आदित्या एतावन्तो वै एतावन्तो वै वा एतावन्त एतावन्तो वै देवा देवा वा एतावन्त एतावन्तो वै देवा देवा देवा वै वै देवास्तेभ्यस्तेभ्यो देवा वै वै देवास्तेभ्यः देवास्तेभ्यस्तेभ्यो देवा देवास्तेभ्य एवैव देभ्यो देवा देवास्तेभ्य एवाभ्य एवैव देभ्यस्तेभ्य एव यज्ञम् यज्ञमेव देभ्यस्तेभ्य एव यज्ञम् एव यज्ञम् यज्ञमेवैव यज्ञम् प्रप्रयज्ञमेवैव यज्ञम् यज्ञम् प्रप्रयज्ञम् यज्ञम् प्राहाः प्रयज्ञम् यज्ञम् प्राहाः प्रप्राहौ ज ओज आह प्रप्राहौ जहौ ओज आहौजोस्योज आहौजोऽसि ओजोऽस्योज ओजोऽसि पितृभ्यः पितृभ्योऽस्योज ओजोऽसि पितृभ्यः पितृभ्यः पितृभ्योऽस्तिसि पितृभ्यस्त्वा त्वा पितृभ्योऽस्तिसि पितृभ्यस्त्वाभ्यस्त्वा त्वा पितृभ्यः पितृभ्यस्त्वा पितॄन् पितृगस्त्वा पितृभ्यः पितृभ्यस्त्वा पितॄन् इति पितृभ्यः पितॄन् पितृगस्त्वा त्वा पितॄन् जिन्व जिन्व पितृगस्त्वा त्वा पितॄन् जिन्व पितॄन् जिन्व जिन्व पितॄन् पितॄन् जिन्वेदीति जिन्व पितॄन् पितॄन् जिन्वेदीति जिन्व जिन्वेत्याहाहेति जिन्व जिन्वेत्याः याहाहेदीत्याः देवान् देवानाहेदीत्याः देवान् देवान् देवानाः देवानेवैव देवानाः देवानेव देवानेवैव देवान् देवानेव पितॄन् पितॄनेव देवान् देवानेव पितॄनेव पितॄन् पितॄनेवैव पितॄनन्वनु पितॄनेवैव पितॄननु पितॄनन्वनु पितॄन् पितॄननु समोसमनु पितॄन् पितॄननु समनु समोसमन्वनु सन्तनोति तनोति समन्वनु सन्तनोति सन्तनोति तनोति सगो सन्तनोति तन्तुस्तन्तुस्तनोति सगो सन्तनोति तन्तुः तनोति तन्तुस्तन्तुस्तनोति तनोति तन्तुरस्य सितन्तुस्तनोति तनोति तन्तुरसि तन्तुरस्य सितन्तुस्तन्तुरसि प्रजाभ्यः प्रजाभ्यो सितन्तुस्तन्तुरसि प्रजाभ्यः प्रजाभ्यः प्रजाभ्योऽस्य प्रजाभ्यस्त्वा त्वा प्रजाभ्योऽस्य प्रजाभ्यस्त्वा प्रजाभ्यस्त्वा त्वा प्रजाभ्यः प्रजाभ्यस्त्वा प्रजाः प्रजास्त्वा प्रजाभ्यः प्रजाभ्यस्त्वा प्रजाभ्यैः प्राजाभ्यः प्रजाः प्रजास्त्वा त्वा प्रजा जिन्वजिन्व प्रजास्त्वा त्वा प्रजा जिन्व जिन्वजिन्व प्रजा प्रजा जिन्वेदीति जिन्व प्रजा प्रजा जिन्वेति इति प्राजाहेतीति जिन्व जिन्वेत्याहाहेति जिन्व जिन्वेत्याहाहेदीत्याः पितॄन् पितॄनाहेदीत्याः पितॄनाः पितॄन् पितॄनाः पितॄनेवैव पितॄनाः पितॄनेव पितॄनेवैव पितॄन् पितॄनेव प्रजाः प्रजा एव पितॄन् पितॄनेव प्रजा एव प्रजा प्रजा एवैव प्रजा अन्वनु प्रजा एवैव प्रजा अनु प्रजा अन्वनु प्रजा प्रजा अनुसगोंसमनु प्रजाः प्रजा अनुसं प्रजा इति प्राजासमन्वनु सन्तनोति तनोति समन्वनु सन्तनोति सन्तनोति तनोति सगो सन्तनोति प्रतनाशात् प्रतनाशात् तनोति सगो सन्तनोति प्रतनाशात् प्रतनाशात् प्रतनाशात् तनोति तनोति प्रतनाशात् स्थिति प्रतनाशात् प्रतनोति तनोति पृतनाषाढसि पृतनाषाढस्यति पृतनाषाट् पृतनाषाढसि पशुभ्यः पशुभ्यति पृतनाषाट् पृतनाषाढसि पशुभ्यः पशुभ्यः पशुभ्योस्तिसि पशुभ्यस्त्वा त्वा पशुभ्योस्तिसि पशुभ्यस्त्वाभ्यस्त्वा त्वा पशुभ्यः पशुभ्यस्त्वा पशून् पशून् त्वा पशुभ्यः पशुभ्यस्त्वा पशोभ्य इति पशोभ्यः पशोन् पशून् त्वा त्वा पशोन् जन्म जन्म पशोन् त्वा त्वा पशून् जन्म जन्म जन्म पशून् पशून् जिन्वेतीति जन्म पशून् पशून् जिन्वेति जिन्वेतीति जन्म जिन्वेत्याह हेति जन्म जिन्वेत्याह हेदीत्याह प्रजासु प्रजा आहेदीत्याह प्रजा प्रजा प्रजा आहाः प्रजा एवैव प्रजा आहाः प्रजा एव प्रजा एवैव प्रजाः प्रजा एव पशून् पशूनेव प्रजाः प्रजा एव पशून् प्राजा पशून् पशूनेवैव पशूनन्वनु पशूनेवैव पशूननु पशोनन्वनु पशोन् पशोननु सघोसमनु पशोन् पशोननु सघोसमन्वनु सन्तनोति तनोति समन्वनु सन्तनोति सन्तनोति तनोति सघो सन्तनोति रेवद्रेवत्तनोति सघो सन्तनोति रेवत् रेवद्रेवत्तनोति तनोति रेवदस्यसि रेवत्तनोति तनोति रेवदसि रेवदस्यसि रेवद्रेवदस्योषधीभ्य ओषधीभ्योऽसि रेवद्रेवदस्योषधीभ्यः ओषधीभ्य ओषधीभ्योऽस्यस्योषधीभ्यस्त्वात्मौषधीभ्यस्त्वात्मौषधीभ्य ओषधीभ्यस्तौषधीरोषधीस्तौषधीभ्य ओषधीभ्यस्तौषधी ओषधीभ्य इत्योषधीभ्यः ओषधीरोषधीस्त्वात्मौषधीर्जिन्व जिन्वौषधीस्त्वात्मौषधीर्जिन्वौषधीरोषधीर्जिन्वेतीति जिन्वौषधीरोषधीर्जिन्वेति जिन्वेतीति जिन्व जिन्वेत्याहेति जिन्व जिन्वेत्याः ीत्याहौषधीष्वोषधीष्वाहेदीत्याहौषधीषु आहौषधीष्वौषधीष्वाहौषधीष्वेवैवौषधीष्वाहौषधीष्वेवैवौषधीष्वौषधीष्वेव पशून् पशूनेवौषधीष्वौषधीष्वेव पशून् एव पशून् पशूनेवैव पशून् प्रति प्रतिपशूनेवैव पशून् प्रति पशून् प्रति प्रतिपशून् पशून् प्रतिष्ठापयति स्थापयति प्रतिपशून् पशून् प्रतिष्ठापयति प्रतिष्ठापयति स्थापयति प्रति प्रतिष्ठापयत्यभिजितभिजित् स्थापयति प्रति प्रतिष्ठापयत्यभिजित् स्थापयत्यभिजितभिजित् स्थापयति स्थापयत्यभिजितस्यभिजित् स्थापयति स्थापयत्यभिजितसि भिजितस्यस्य भिजितभिजितसि युक्तग्रावा युक्तग्रावास्य भिजितभिजितसि युक्तग्रावा भिजिदित्यभिजित् युक्तग्रावा युक्तग्रावास्य च युक्तग्रावेन्द्राजेन्द्राज युक्तग्रावास्य च युक्तग्रावेन्द्राज युक्तग्रावेन्द्राजेन्द्राज युक्तग्रावा युक्तग्रावेन्द्राज त्वात्वेन्द्राज युक्तग्रावा युक्तग्रावेन्द्राज त्वाग्रावेति युक्ताग्रावा त्वात्वेन्द्राजेन्द्राज त्वेन्द्रमिन्द्रम् त्वेन्द्राजेन्द्राज त्वेन्द्रम् त्वेन्द्रमिन्द्रम् त्वात्वेन्द्रम् जन्म जिन्वेन्द्रम् त्वात्वेन्द्रम् जिन्वान् जन्म जिन्वेन्द्रमिन्द्रम् जिन्वेतीति जिन्वेन्द्रमिन्द्रम् जिन्वेति जिन्वेतीति जन्म जिन्वेत्याहेति जन्म जिन्वेत्याः आहेदीत्याः अभिजित्याभिजित्या आहेदीत्याः अभिजित्यै आहाभिजित्या अभिजित्या आहाभिजित्या अधिपतिरधिपतिरभिजित्या आहाभिजित्या अधिपतिः अभिजित्या अधिपतिरधिपतिरभिजित्या अभिजित्या अधिपतिरस्यस्यधिपतिरभिजित्या अभिजित्या अधिपतिरसि अभिजित्या इत्यभिजित्यै अधिपतिरस्यस्यधिपतिरधिपतिरसि प्राणाय प्राणायास्यधिपतिरधिपतिरसि प्राणाय अधिपतिरित्यधिपतिः प्राणाय प्राणायास्तिसि प्राणाय त्वा प्राणायास्तिसि प्राणाय त्वा प्राणाय त्वा त्वा प्राणाय प्राणाय त्वा प्राणम् प्राणम् त्वा प्राणाय प्राणाय त्वा प्राणम् प्राणायेति प्राणाय प्राणम् प्राणम् त्वा त्वा प्राणम् जन्म जन्म प्राणम् त्वा त्वा प्राणम् जन्म प्राणम् जन्म जन्म प्राणम् प्राणम् जिन्वेतीति जन्म प्राणम् प्राणम् जिन्वेति प्राणमिति प्राणम् जिन्वेतीति जन्म जिन्वेत्याह हेति जन्म जिन्वेत्याः आहेदीत्याः प्रजासु प्रजास्वाहेदीत्याः प्रजासु प्रजासु प्रजास्वाहाः प्रजास्वेवैव प्रजास्वाहाः प्रजास्वेव प्रजास्वेवैव प्रजासु प्रजास्वेव प्राणान् प्राणानेव प्रजासु प्रजास्वेव प्राणास्विति प्राजासु प्राणान् प्राणानेवैव प्राणान् दधाति दधाति प्राणानेवैव प्राणान् दधाति प्राणान् दधाति दधाति प्राणान् प्राणान् दधाति त्रिवृत् त्रिवृत्तधाति प्राणान् प्राणान् दधाति त्रिवृत् प्राणानि प्राणा प्रवृतसीत्याहेत्यस्यसीत्याहेत्याह मिथुनत्वाज मिथुनत्वाज हेतीत्याह मिथुनत्वाज मिथुनत्वाज सगुरोह सगुरोह मिथुनत्वाज मिथुनत्वाज सगुरोह सगुरोह मिथुनत्वाज मिथुनत्वाज सगुरोह मिथुनत्वाजेति मिथुनत्वाज सगुरोह अस्यति सगुरोह सगुरोह निरोह निरोह सगुरोह सगुरोह निरोह सगुरोह इति सं निरोह निरोह अस्यति निरोह अस्यति निरोह अस्यति निरोह निरोह अस्यति निरोह निरोह सीदित्यस्य निरोह निरोह सीति निरोह इति निरोह हेत्यस्तीत्याहेदीत्याः प्रजात्यै प्रजात्याः हेदीत्याः प्रजात्यै प्रजात्यै प्रजात्याः प्रजात्यै वसुको वसुकः प्रजात्याः प्रजात्यै वसुकः प्रजात्यै वसुको वसुकः प्रजात्यै प्रजात्यै वसुको अस्यति वसुकः प्रजात्यै प्रजात्यै वसुको प्रजात्यै वसुको ष्टिरसीति ीत्याहेत्यस्यसीत्याः हेदीत्याः प्रतिष्ठित्यै प्रतिष्ठित्या आहेदीत्याः प्रतिष्ठित्या इति प्रतिष्ठित्यैः देवेनाग्निनाग्निना देवेन पृतनाः पृतना देवेनाग्निनाग्निना देवेन पृतनाः देवेन पृतनाः पृतना देवेन देवेन पृतना जयामि जयामि पृतना देवेन देवेन पृतना जयामि पृतना जयामि जयामि पृतनाः पृतना जयामि गायत्रेण गायत्रेण जयामि पृतनाः पृतना जयामि गायत्रेण गायत्रेण गायत्रेण जयामि जयामि गायत्रेण छन्दसा छन्दसा गायत्रेण जयामि जयामि गायत्रेण छन्दसा गायत्रेण छन्दसा छन्दसा गायत्रेण गायत्रेण छन्दसा त्रिवृता त्रिवृता छन्दसा गायत्रेण गायत्रेण छन्दसा त्रिवृता छन्दसा त्रिवृता त्रिवृता छन्दसा छन्दसा त्रिवृता स्तोमेन स्तोमेन त्रिवृता छन्दसा छन्दसा त्रिवृतास्तोमेन स्तोमेन त्रिवृता त्रिवृतास्तोमेन रथन्तरेण रथन्तरेण स्तोमेन त्रिवृता त्रिवृतास्तोमेन रथन्तरेण त्रिवृतास्तोमेन रथन्तरेण रथन्तरेण स्तोमेन स्तोमेन रथन्तरेण साम्ना साम्ना रथन्तरेण स्तोमेन स्तोमेन रथन्तरेण साम्ना वज्रेण पूर्वजान् पूर्वजान् वज्रेण वषट्कारेण वषट्कारेण वज्रेण पूर्वजान् कारेणेति वषट्कारेण वज्रेण पूर्वजान् पूर्वजान् वज्रेण वज्रेण पूर्वजान् भ्रातृव्यान् भ्रातृव्यान् पूर्वजान् वज्रेण वज्रेण पूर्वजान् भ्रातृव्यान् भजान् भ्रातृव्यान् भ्रातृव्यान् पूर्वजान् पूर्वजान् भ्रातृव्यान् धरान् धरान् भ्रातृव्यान् पूर्वजान् पूर्वजान् भ्रातृव्यान् धरान् भजान् इति पूर्वजान् धरान् धरान् भ्रातृव्यान् भ्रातृव्यान् धरान् पादयामि पादयाम्य धरान् भ्रातृव्यान् भ्रातृव्यान् धरान् पादयामि धरान् पादयामि पादयाम्य धरान् धरान् पादयाम्य पादयाम्य वैनाने नानवा वैनान् बाधे बाधये नानवा एनान् बाधे एनान् बाधे बाध एनानेनान् बाधे प्रति प्रतिबाध एनानेनान् बाधे प्रति बाधे प्रति प्रतिबाधे बाधे प्रत्येनानेनान् प्रतिबाधे बाधे प्रत्येनान् एनानेनान् प्रति प्रत्येनान्नुदेनुद एनान् प्रति प्रत्येनान्नुदे एनान्नुदेनुद एनानेनान्नुदेऽस्मिन्नस्मिन्नुद एनानेनान्नुदेऽस्मिन् अस्मिन्नस्मिन्नुदेऽनुदेऽस्मिन् क्षये क्षयेऽस्मिन्नुदेऽनुदेऽस्मिन् क्षये अस्मिन् क्षयेऽक्षयेऽस्मिन्नस्मिन् क्षयेऽस्मिन्नस्मिन् क्षयेऽस्मिन्नस्मिन् क्षयेऽस्मिन् क्षयेऽस्मिन्नस्मिन् क्षये क्षयेऽस्मिन् भूमिलोके भूमिलोके अस्मिन् क्षये क्षयेऽस्मिन् भूमिलोके अस्मिन् भूमिलोके भूमिलोके अस्मिन्नस्मिन् भूमिलोके यो यो भूमिलोके अस्मिन्नस्मिन् भूमिलोके भूमिलोके यो यो भूमिलोके भूमिलोके यो अस्मानस्मान् यो भूमिलोके भूमिलोके यो अस्मानोक इति भूमि लोके अस्मानस्मान् यो यो अस्मान् देष्टि द्वेष्ट्यस्मान् यो यो अस्मान् देष्टि अस्मान् देष्टि द्वेष्ट्यस्मानस्मान् देष्टि यञ्जम् देष्ट्यस्मानस्मान् देष्टि यम् देष्टि यञ्जम् देष्टि द्वेष्टि यञ्च जयम् देष्टि द्वेष्टि यञ्च यञ्च जयञ्च वयम् वयञ्च जयञ्च वयम् वयञ्च च वयम् विष्मो विष्मो वयञ्च च वयम् विष्मः वयम् विष्मो विष्मो वयम् वयम् विष्मो विष्णोर्विष्णोर्विष्णो वयम् वयम् विष्मो विष्णो विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्विष्णोर्वि क्रमाम्येनानेनान् क्रमामीन्द्रेणेन्द्रेण क्रमाम्येनानेनान् क्रमामीन्द्रेणेन्द्रेण क्रमामि क्रमामीन्द्रेण देवेन देवेनेन्द्रेण क्रमामि क्रमामीन्द्रेण देवेन इन्द्रेण देवेन देवेनेन्द्रेणेन्द्रेण देवेन पृतनाः पृतना देवेनेन्द्रेणेन्द्रेण देवेन पृतनाः देवेन पृतनाः पृतना देवेन देवेन पृतना जयामि जयामि पृतना देवेन देवेन पृतना जयामि जयामि जयामि पृतनाः पृतना जयामि त्रैष्टुभेन त्रैष्टुभेन जयामि पृतनाः पृतना जयामि त्रैष्टुभेन जयामित्रैष्टुभेन त्रैष्टुभेन जयामि जयामि त्रैष्टुभेन छन्दसा छन्दसा त्रैष्टुभेन जयामि जयामि त्रैष्टुभेन छन्दसा त्रैष्टुभेन छन्दसा छन्दसा त्रैष्टुभेन त्रैष्टुभेन छन्दसा पञ्चदशेन पञ्चदशेन छन्दसा त्रैष्टुभेन त्रैष्टुभेन छन्दसा पञ्चदशेन छन्दसा पञ्चदशेन पञ्चदशेन छन्दसा छन्दसा पञ्चदशेन स्तोमेन स्तोमेन पञ्चदशेन छन्दसा छन्दसा पञ्चदशेन स्तोमेन दशेन स्तोमेन स्तोमेन पञ्चदशेन पञ्चदशेन स्तोमेन स्तोमेन पञ्चदशेन पञ्चदशेन स्तोमेन बृहता पञ्चदशेनेति पञ्चदशेन स्तोमेन बृहता बृहता स्तोमेन स्तोमेन बृहता साम्ना साम्ना बृहता स्तोमेन स्तोमेन बृहता साम्ना बृहता साम्ना साम्ना बृहता बृहता साम्ना वषट्कारेण वषट्कारेण साम्ना बृहता बृहता साम्ना वषट्कारेण साम्ना वषट्कारेण वषट्कारेण साम्ना साम्ना वषट्कारेण वज्रेण वज्रेण वषट्कारेण साम्ना साम्ना वषट्कारेण षट्कारेण वज्रेण वज्रेण वषट्कारेण वषट्कारेण वज्रेण सहजान् सहजान् वज्रेण वषट्कारेण वषट्कारेण वज्रेण सहजान् कारेणेति वषट्कारेण वज्रेण सहजान् सहजान् वज्रेण वज्रेण सहजानु विश्वेभिर्विश्वेभिः सहजानु वज्रेण वज्रेण सहजानु विश्वेभिः विश्वेभिर्विश्वेभिः सहजान् सहजानु विश्वेभिर्देवेभिर्देवेभिर्विश्वेभिः सहजान् सहजान् विश्वेभिर्देवेभिः सहजानि सहजान् देवेभिर्देवेभिर्विश्वेभिर्विश्वेभिर्देवेभिः पृतना देवेभिर्विश्वेभिर्विश्वेभिर्देवेभिः पृतना देवेभिः पृतना पृतना देवेभिर्देवेभिः पृतना जयामि जयामि पृतना देवेभिर्देवेभिः पृतना जयामि पृतना जयामि जयामि पृतनाः पृतना जयामि जागतेन जागतेन जयामि पृतनाः पृतना जयामि जागतेन जयामि जागतेन जागतेन जयामि जयामि जागतेन छन्दसा छन्दसा जागतेन जयामि जयामि जागतेन छन्दसा जागतेन छन्दसा छन्दसा जागतेन जागतेन छन्दसा सप्तदशेन सप्तदशेन छन्दसा जागतेन जागतेन छन्दसा सप्तदशेन छन्दसा सप्तदशेन सप्तदशेन छन्दसा छन्दसा सप्तदशेन स्तोमेन स्तोमेन सप्तदशेन छन्दसा छन्दसा सप्तदशेन स्तोमेन दशेन स्तोमेन स्तोमेन सप्तदश सप्तदशेन सप्तदशेन स्तोमेन वामदेव्येन वामदेव्येन स्तोमेन सप्तदशेन सप्तदशेन स्तोमेन वामदेव्येन सप्तदशेनेति सप्तादशेन स्तोमेन वामदेव्येन वामदेव्येन स्तोमेन स्तोमेन वामदेव्येन साम्ना साम्ना वामदेव्येन स्तोमेन स्तोमेन वामदेव्येन साम्ना वामदेव्येन साम्ना साम्ना वामदेव्येन वामदेव्येन साम्ना वषट्कारेण वषट्कारेण साम्ना वामदेव्येन वामदेव्येन साम्ना वषट्कारेण वामदेव्येनेति वामा देव्येन साम्ना वषट्कारेण वषट्कारेण साम्ना साम्ना वषट्कारेण वज्रेण वज्रेण वषट्कारेण साम्ना साम्ना वषट्कारेण वज्रेण वषट्कारेण वज्रेण वज्रेण वषट्कारेण वषट्कारेण वज्रेण परजान परजान वज्रेण वषट्कारेण वषट्कारेण वज्रेण षट्कारेणेति वषट्कारेण वज्रेण प्रजान प्रजान वज्रेण वज्रेण प्रजानिन्द्रेणेन्द्रेण प्रजान वज्रेण वज्रेण प्रजानिन्द्रः प्रजानिन्द्रेणेन्द्रेण प्रजान प्रजानिन्द्रेण सयुजः सयुज इन्द्रेण प्रजान प्रजानिन्द्रेण सयुजः प्रजानित्यपराजान्द्रेण सयुजः सयुज इन्द्रेणेन्द्रेण सयुजो वयं वयगो सयुज इन्द्रेणेन्द्रेण सयुजो वयं सयुजो वयं वयगो सयुजः सयुजो वयगो सा सह्याम सा सह्याम वयगो सयुजः सयुजो वयगो सा सह्याम सयुज इति सायुजः सा सह्याम सा सह्याम वयं वयगो सा सह्याम पृतञ्जतः पृतञ्जतः सा सह्याम वयं वयगो सा सह्याम पृतञ्जतः सा सह्याम पृतञ्जतः पृतञ्जतः सा सह्याम सा सह्याम पृतञ्जतः पृतञ्जत इति पृतञ्जतः घ्नन्तो वृत्राणि वृत्राणि घ्नन्तो घ्नन्तो वृत्राण्यप्रत्यप्रति वृत्राणि घ्नन्तो घ्नन्तो वृत्राण्यप्रति वृत्राण्यप्रत्यप्रति वृत्राणि वृत्राण्यप्रति प्रतीत्य प्रति तेजित्युक्ते अग्ने तेजित्युक्ते अग्ने अग्ने अग्ने तेजे अग्ने तेजस्तेजो अग्ने तेजे अग्ने तेजः तेजस्तेजो अग्ने अग्ने तेजस्तेन तेन तेजो अग्ने अग्ने तेजस्तेन तेजस्तेन तेन तेजस्तेजस्तेनाहमहं तेन तेजस्तेजस्तेनाहं तेनाहमहं तेन तेनाहं तेजस्वी तेजस्व्यहं तेन तेनाहं तेजस्वी अहं तेजस्वी तेजस्यहमहं तेजस्वी भूयासं भूयासं तेजस्यहमहं तेजस्वी भूयासं तेजस्वी भूयासं भूयासं तेजस्वी तेजस्वी भूयासं यद्यद्भूयासं तेजस्वी तेजस्वी भूयासं यद्भूयासं यद्यद्भूयासं भूयासं यत्ते तेजद्भूयासं भूयासं यत्ते तेजद्युक्ते अग्ने अग्ने तेजद्युक्ते अग्ने अग्ने अग्ने ते अग्ने वच्चो वच्चो अग्ने ते अग्ने वच्चः अग्ने वच्चो वच्चो अग्ने अग्ने वच्चस्तेन तेन वच्चो अग्ने अग्ने वच्चस्तेन वच्चस्तेन तेन वच्चो वच्चस्तेनाहमहं तेन वच्चो वच्चस्तेनाहं तेनाहमहं तेन तेनाहं वच्चस्वी वच्चस्व्यहं तेन तेनाहं वच्चस्वी अहं वच्चस्वी वच्चस्यहमहं वच्चस्वी भूयासं भूयासं वच्चस्यहमहं वच्चस्वी भूयासं वच्चस्वी भूयासं भूयासं वच्चस्वी वच्चस्वी भूयासं यद्यद्भूयासं वच्चस्वी वच्चस्वी भूयासं यत् भूयासं यद्यद्भूयासं भूयासं यत्ते तेजद्भूयासं भूयासं यत्ते तेजद्युक्ते अग्ने अग्ने तेजद्युक्ते अग्ने अग्ने अग्ने ते अग्ने हरो हरो अग्ने ते अग्ने हरः हरो हरो अग्ने अग्ने हरस्तेन तेन हरो अग्ने अग्ने हरस्तेन हरस्तेन तेन हरो हरस्तेनाहमहं तेन हरो हरस्तेनाहं तेनाहमहं तेन तेनाहगो हरस्वी हरस्व्यहं तेन तेनाहगो हरस्वी अगो हरस्वी हरस्व्यहमागो हरस्वी भूयासं भूयासगो हरस्व्यहमागो हरस्वी भूयासं हरस्वी भूयासं भूयासगो हरस्वी हरस्वी भूयासं भूयासमिति भूयासं ये देवा देवा जे जे देवा यज्ञानो यज्ञानो देवा जे जे देवा यज्ञानः यज्ञानो यज्ञानो देवा देवा यज्ञानो यज्ञमुषो यज्ञमुषो यज्ञानो देवा देवा यज्ञानो यज्ञमुषः यज्ञानो यज्ञमुषो यज्ञमुषो यज्ञानो यज्ञानो यज्ञमुषः पृथिव्यां पृथिव्यां यज्ञमुषो यज्ञानो यज्ञानो यज्ञमुषः पृथिव्यां पृथिव्यां यज्ञमुषो यज्ञमुषः पृथिव्यामध्यति पृथिव्यां यज्ञमुषो यज्ञमुषः पृथिव्यामधि यज्ञमुषः पृथिव्याम पृथिव्यामध्यधि पृथिव्याम् पृथिव्यामध्यासत आसतेधि पृथिव्याम् पृथिव्यामध्यासते आसत इत्यासते मातेभ्यस्तेभ्यो मामातेभ्यो रक्षतु रक्षतु तेभ्यो मामातेभ्यो रक्षतु तेभ्यो रक्षतु रक्षतु तेभ्यस्तेभ्यो रक्षतु गच्छेम गच्छेम रक्षतु तेभ्यस्तेभ्यो रक्षतु गच्छेम गच्छेम गच्छेम रक्षतु रक्षतु गच्छेम सुकृतः सुकृतो गच्छेम रक्षतु रक्षतु गच्छेम सुकृतः गच्छेम सुकृतः सुकृतो गच्छेम गच्छेम सुकृतः भजम् भजगो सुकृतो गच्छेम गच्छेम सुकृतो भजम् सुकृतो भजम् भजगो सुकृतः सुकृतो वयम् सुकृतमिति सुकृतः वयमिति वयम् मागन्मागन्मागन्म मित्रा वरुणा मित्रा वरुणा गन्मागन्म मित्रा वरुणा मित्रा वरुणा मित्रा वरुणा गन्मागन्म मित्रा वरुणा वरेण्या वरेण्या मित्रा वरुणा गन्मागन्म मित्रा वरुणा वरेण्या वरुणा वरेण्या वरेण्या मित्रा वरुणा मित्रा वरुणा वरेण्या रात्रीणागोरात्रीणाम् वरेण्या मित्रा वरुणा मित्रा वरुणा वरेण्या रात्रीणा वरुणेति मित्रा वरेण्या रात्रीणागोरात्रीणाम् वरेण्या वरेण्या रात्रीणाम् भागो भागो रात्रीणाम् वरेण्या वरेण्या रात्रीणाम् भाग रात्रीणाम् भागो भागो रात्रीणागोरात्रीणाम् भागो युवयोर्युवयोर्भागो रात्रीणागोरात्रीणाम् भागो युवयोः भागो युवयोर्युवयोर्भागो भागो युवयोर्योजोर्भागो भागो युवयोर्यः युवयोर्योजो युवयोर्युवयोर्यो अस्त्यस्ति यो युवयोर्युवयोर्यो अस्ति यो अस्ति अस्ति यो यो अस्ति अस्तीत्यस्ति नाकम् गृह्णाना गृह्णानाकन्नाकम् गृह्णानास्तु कृतस्य सुकृतस्य गृह्णानाकन्नाकम् गृह्णानास्तु कृतस्य गृह्णानास्तु सुकृतस्य गृह्णानाकृह्णानास्तु कृतस्य लोके लोके सुकृतस्य गृह्णानाकृह्णानास्तु कृतस्य लोके कृतस्य लोके लोके सुकृतस्य सुकृतस्य लोके तृतीये तृतीये लोके सुकृतस्य सुकृतस्य लोके तृतीये स्येति सुकृतस्य लोके तृतीये तृतीये लोके लोके तृतीये पृष्ठे पृष्ठे तृतीये लोके लोके तृतीये पृष्ठे तृतीये पृष्ठे पृष्ठे तृतीये तृतीये पृष्ठे अध्यधि पृष्ठे तृतीये तृतीये पृष्ठे अधि पृष्ठे अध्यधि पृष्ठे पृष्ठे अधिरोचने रोचनेधि पृष्ठे पृष्ठे अधिरोचने अधिरोचने रोचनेऽध्यधि रोचने दिवो दिवो रोचनेऽध्यधि रोचने दिवः रोचने दिवो दिवो रोचने रोचने दिवः इति दिवः देवा देवा जय जय देवा यज्ञानो यज्ञानो देवाय देवा यज्ञानः देवा यज्ञानो यज्ञानो देवा देवा यज्ञानो यज्ञमुषो यज्ञमुषो यज्ञानो देवा देवा यज्ञानो यज्ञमुषः यज्ञानो यज्ञमुषो यज्ञमुषो यज्ञानो यज्ञानो यज्ञमुषो अन्तरिक्षे अन्तरिक्षे यज्ञमुषो यज्ञानो यज्ञानो यज्ञमुषो अन्तरिक्षे यज्ञान इति यज्ञानः यज्ञमुषो अन्तरिक्षे अन्तरिक्षे यज्ञमुषो यज्ञमुषो अन्तरिक्षे ध्यधि अन्तरिक्षे यज्ञमुषो यज्ञमुषो अन्तरिक्षे यज्ञमुष इति यज्ञामुषः अन्तरिक्षे ध्यध्यन्तरिक्षे अन्तरिक्षे ध्यासत आसते ध्यन्तरिक्षे अन्तरिक्षे ध्यासते ध्यासत आसते ध्यध्यासते वायुम् मा मा वायुम् वायुम् मातेभ्यस्तेभ्यो मा वायुम् वायुम् मातेभ्यः मातेभ्यस्तेभ्यो मा मातेभ्यो रक्षतु रक्षतु तेभ्यो मा मातेभ्यो रक्षतु तेभ्यो रक्षतु रक्षतु तेभ्यस्तेभ्यो रक्षतु गच्छेम गच्छेम रक्षतु तेभ्यस्तेभ्यो रक्षतु गच्छेम रक्षतु गच्छेम गच्छेम रक्षतु रक्षतु गच्छेम सुकृतः सुकृतो गच्छेम रक्षतु रक्षतु गच्छेम सुकृतः गच्छेम सुकृतः सुकृतो गच्छेम गच्छेम सुकृतो भजम् भजगो सुकृतो गच्छेम गच्छेम सुकृतो भजम् सुकृतो भजम् भजगो सुकृतः सुकृतो भजम् सुकृत इति सुकृतः भजमिति भजम् नास्ते तेजाजास्ते रात्री रात्रीस्ते जाजास्ते रात्रीः रात्रि रात्रीस्ते ते रात्रीः सवितः सविता रात्रीस्ते ते रात्रीः सवितः रात्रीः सविता रात्रि रात्रीः सवितर्देवजानीर्देवजानी सविता रात्रि रात्रीः सवितर्देवजानीः सवितर्देवजानीर्देवजानी सवितः सवितर्देवजानीरन्तरान्तरा देवजानी सवितः सवितर्देवजानीरन्तरा देवजानीरन्तरान्तरा देवजानीर्देवजानीरन्तरा द्यावा पृथिवी द्यावा यज्ञमुषो यज्ञमुषः सन्ति ते सन्ति यज्ञमुषो यज्ञमुषः सन्ति ते मुष इति यज्ञा मुषः सन्धिसन्धितेष्वेषु ते सन्धिसन्धितेषु लोकेषु लोकेष्वेषु ते तेषु लोकेषु लोकेषु लोकेष्वेष्वेषु लोकेष्वासत आसते लोकेष्वेष्वेषु लोकेष्वासते लोकेष्वासत आसते लोकेषु लोकेष्वासत आददाना आददाना आसते लोकेषु लोकेष्वासत आददाना आददाना आददाना आसत आसत आददाना विमुक्षाना विमुक्षाना आददाना आसत आसत आददाना विमुक्षाना आददाना विमुक्षाना विमुक्षाना आददाना आददाना विमुक्षाना यो यो विमुक्षाना आददाना आददाना विमुक्षाना यः आददाना इत्यादाना विमुक्षाना यो यो विमुक्षाना विमुक्षाना यो ददाति ददाति यो विमुक्षाना विमुक्षाना यो ददाति विमुक्षाना इति विमुक्षाना यो ददाति ददाति यो यो ददाति यो यो ददाति यो यो ददाति यः ददाति यो यो ददाति ददाति यो यजते यजते यो ददाति ददाति यो यजते यो यजते यजते यो यो यजते तस्य तस्य यजते यो यो यजते तस्य तस्य यजते यजते तस्य जय देवा देवा जय जय देवा यज्ञानो यज्ञानो देवा जय जय देवा यज्ञानः देवा यज्ञानो यज्ञानो देवा देवा यज्ञानः पृथिव्यां पृथिव्यां यज्ञानो देवा देवा यज्ञानः पृथिव्या पृथिव्यां पृथिव्यां यज्ञानो यज्ञानः पृथिव्यामध्यधि पृथिव्यां यज्ञानो यज्ञानः पृथिव्यामधि ज्ञान इति यज्ञानः पृथिव्यामध्यधि पृथिव्यां पृथिव्यामध्यासत आसतेऽधि पृथिव्यां पृथिव्यामध्यासते अध्यासत आसते अध्यासते जे ज आसते अध्यासते जे आसते जे ज आसत आसते जे अन्तरिक्षेऽन्तरिक्षे ज आसत आसते जे अन्तरिक्षे ये अन्तरिक्षेऽन्तरिक्षे जे जे अन्तरिक्षे जे जे अन्तरिक्षे जे जे अन्तरिक्षे जे अन्तरिक्षे जे जे अन्तरिक्षेऽन्तरिक्षे जे दिवि दिवि जे अन्तरिक्षेऽन्तरिक्षे जे दिवि ये दिवि दिवि ये दिवीतीति दिवि ये जे दिवीति दिवीतीति दिवि दिवीत्याह हेति दिवि दिवीत्याह याः हेदीत्या हेमानिमाना हेदीत्या हेमा हेमानिमानाः हेमाने वै वेमानाः हेमाने वामाने वै वेमानिमानेव लोकान् लोकाने वेमानिमानेव लोका लोकान् लोकाने वैव लोकागुस्तीर्त्वा तीर्त्वा लोकाने वैव लोकागुस्तीर्त्वागुस्तीर्त्वा तीर्त्वा लोकान् लोकागुस्तीर्त्वा सगृहस्य गृहस्तीर्त्वा लोकान् लोकागुस्तीर्त्वा सगृहः तीर्त्वा सगृहस्य गृहस्तीर्त्वा तीर्त्वा सगृहस्य पशुस्तपशुस्य गृहस्तीर्त्वा तीर्त्वा सगृहस्य पशुः सगृहस्य पशुस्य पशुस्य गृहस्य गृहस्य पशुस्य वर्गगौ सुवर्गगौ सपशुस्य गृहस्य गृहस्य पशुस्य वर्गं सुवर्गगौ सुवर्गगौ सपशुस्य पशुस्य वर्गं लोकं लोकगौ सुवर्गगौ सपशुस्य पशुस्य वर्गं लोकं स्वर्गं लोकं लोकगौ सुवर्गगौ सुवर्गं लोकमेत्येति लोकगौ सुवर्गगौ सुवर्गं लोकमेति लोकमेत्येति लोकं लोकमेत्य पापैति लोकं लोकमेत्य पापैत्यपापैत्येत्यपवै वा अपापवै सोमेन सोमेन वा अपापवै सोमेन सोमेन सोमेन वै वै सोमेने जानाति जानात् सोमेन वै वै सोमेने जानात् सोमेने जानाति जानात् सोमेन सोमेने जानात् देवता देवता इ जानात् सोमेन सोमेने जानात् देवता जानात् देवता देवता इ जानाति जानात् देवताश्च च देवता इ जानाति जानात् देवताश्च देवताश्च च देवता देवताश्च यज्ञो यज्ञश्च देवता देवताश्च यज्ञः यज्ञश्च च यज्ञश्च च यज्ञश्च यज्ञश्च च यज्ञो यज्ञश्च क्रामन्ति क्रामन्ति च यज्ञो यज्ञश्च क्रामन्ति क्रामन्ति क्रामन्ति च क्रामन्त्याग्नेयमाग्नेयम् क्रामन्ति च क्रामन्त्याग्नेयम् क्रामन्त्याग्नेयमाग्नेयम् क्रामन्ति क्रामन्त्याग्नेयम् पञ्चकपालम् पञ्चकपालमाग्नेयम् क्रामन्ति क्रामन्त्याग्नेयम् पञ्चकपालम् आग्नेयम् पञ्चकपालम् पञ्चकपालमाग्नेयमाग्नेयम् पञ्चकपालमुदवसानीयमुदवसानीयम् पञ्चकपालमाग्नेयमाग्नेयम् पञ्चकपालमुदवसानीयम् पञ्चकपालमुदवसानीयमुदवसानीयम् पञ्चकपालम् पञ्चकपालमुदवसानीयम् निर्निरुदवसानीयम् पञ्चकपालम् पञ्चकपालमुदवसानीयम् पञ्चकपालमिति पञ्चकपालम् उदवसानीयम् निर्निरुदवसानीयमुदवसानीयम् निर्भवेत् निरुदवसानीयमुदवसानीयम् निर्वपेदानीयमित्युतो निर्वपेदग्निरग्निर्वपेदग्निः याज्यानुवाक्ये भवतः पाङ्क्तो भवतो याज्यानुवाक्ये भवतः पाङ्क्तः याज्यानुवाक्ये इति याज्या अनुवाक्ये भवतः पाङ्क्तः पाङ्क्तो भवतो भवतः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तो भवतो भवतः पाङ्क्तो पाङ्को यज्ञः पाङ्को यज्ञो यज्ञः पाङ्कः पाङ्को यज्ञस्तेन तेन यज्ञः पाङ्कः पाङ्को यज्ञस्तेन यज्ञस्तेन तेन यज्ञ यज्ञस्तेनैवैव तेन यज्ञ यज्ञस्तेनैव नैवैव तेन तेनैव यज्ञाद्यज्ञादेवतेन तेनैव यज्ञादेव यज्ञाद्यज्ञादेवैव यज्ञान्न यज्ञादेवैव यज्ञान्न यज्ञान्न यज्ञे दिन यज्ञाद्यज्ञान्नैति नैत्ये दिन नैति सूर्यो मा देवो मा सूर्यः सूर्यो मा देवः देवो मा देवो देवेभ्यो देवो मा देवो देवेभ्यो देवेभ्यो देवेभ्यो देवो देवो देवेभ्यः पादु देवेभ्यो देवो देवो देवेभ्यः पातु देवेभ्यः पादु पादु देवेभ्यो देवेभ्यः पादु वाजुर्वाजु पादु देवेभ्यो देवेभ्यः पादु वाजुः पादु वाजुर्वाजुः पादु वाजुरन्तरिक्षात् अन्तरिक्षात् वायुः पादु पादु वाजुरन्तरिक्षान्तरिक्षाद् वाजुर्वाजुरन्तरिक्षाद् यजमानो यजमानोऽन्तरिक्षात् वाजुर्वाजुरन्तरिक्षाद् यजमानान्तरिक्षात् यजमानो यजमानोऽन्तरिक्षादन्तरिक्षात् यजमानोऽग्निरग्निर्यजमानोऽन्तरिक्षादन्तरिक्षात् यजमानोऽग्निः यजमानोऽग्निरग्निर्यजमानो यजमानो गर्माग्निर्यजमानो यजमानो गर्माग्निरग्निर्मा पातु पातु माग्निरग्निर्मा पातु मा पातु पातु मा पातु चक्षुषश्चक्षुषः पातु मा पातु विश्वदर्शने सवितस्सवितर्विश्वदर्शन एतेभिरेतेभिर्विश्वदर्शने सवितस्सवितर्विश्वदर्शन एतेभिः विश्वदर्शने विश्वदर्शन एतेभिः सोम सोमैतेभिर्विश्वदर्शने विश्वदर्शन एतेभिः सोम विश्वदर्शन इति विश्वदर्शने एतेभिः सोम सोमैतेभिरेतेभिः सोम नाम भर्नामभिः सोमैतेभिरेतेभिः सोम नामभिः सोम नाम धर्नामभिः सोम सोम नाम भर्विधेम विधेम नामभिः सोम सोम नाम भर्विधेम भर्विधेम विधेम नाम भर्नाम भर्विधेम ते विधेम नाम भर्नाम भर्विधेम ते नामभिर्धिनामाभिधेम ते विधेम विधेम तेभिस्तेभिस्ते विधेम विधेम तेभिस्तेभिस्ते देभिः सोम सोम देभिस्ते देभिः सोम देभिः सोम सोम देभिस्तेभिः सोम नाम भर्नामभिः सोम देभिस्तेभिः सोम नामभिः सोम नाम भर्नामभिः सोम सोम नाम भर्विधेम विधेम नामभिः सोम सोम नाम भर्विधेम भर्विधेम विधेम नाम भर्नाम भर्विधेम ते विधेम नाम भर्नाम भर्विधेम ते नामभिर्धिनामाभिधेम ते विधेम विधेम ते ते परस्तादहमहं परस्तादहमहं परस्तादहमहं परस्तादहम् परस्तादहमहं परस्तात् परस्तादहमवस्तादवस्तादहं परस्तात् परस्तादहमवस्तात् अहमवस्तादवस्तादहमहमवस्तादहमहमवस्तादहमहमवस्तादहमवस्तादहमहमवस्तादवस्तादहं ज्योतिषाद्योतिषाहमवस्तादवस्तादहञ्ज्योतिषाद्योतिषाहमहं ज्योतिषा विविद्योतिषाहमहं ज्योतिषा विविद्योतिषाद्योतिषावितमस्तमो विद्योतिषाविदमहारमस्तमोपवारमवारतमस्तमोपवारेतिपवारदन्तरिक्षम् अन्तरिक्षं ददर्शो भयतो ददर्शाहमहं ददर्शो भयतो ददर्शाहम् ददर्शाहमहं ददर्श ददर्शा ौषधीष्वेव पशून् पशूनेव वैव पशून् प्रति प्रतिपशूनेवैव पशून् प्रति प्रति प्रतिपशून् पशून् प्रतिष्ठापयति स्थापयति प्रतिपशून् पशून् प्रतिष्ठापयति स्थापयति प्रति प्रतिष्ठापयति कविः कविः स्थापयति प्रति प्रतिष्ठापयति कविः स्थापयति कविः कविः स्थापयति स्थापयति कविर्यज्ञस्य यज्ञस्य कविः स्थापयति स्थापयति कविर्यज्ञस्य कविर्यज्ञस्य यज्ञस्य कविः कविर्यज्ञस्य विवियज्ञस्य कविः कविर्यज्ञस्य विज्ञस्य विवियज्ञस्य यज्ञस्य वितनोति तनोति विज्ञस्य यज्ञस्य वितनोति तनोति तनोति विवितनोति पन्थां पन्थां तनोति विवितनोति पन्थां तनोति पन्थां पन्थां तनोति तनोति पन्थां नागस्य नागस्य पन्थां तनोति तनोति पन्थां नागस्य नागस्य नागस्य पन्थां पन्थां नागस्य पृष्ठे पृष्ठे नागस्य पन्थां पन्थां नागस्य पृष्ठे नागस्य पृष्ठे पृष्ठे नागस्य नागस्य पृष्ठे अध्यधिपृष्ठे नागस्य नागस्य पृष्ठे अधि पृष्ठे अद्युतिपृष्ठे पृष्ठे अधिरोचने रोचने पृष्ठे पृष्ठे अधिरोचने अधिरोचने रोचने ध्यधिरोचने दिवो दिवो रोचने ध्यधिरोचने दिवः दिवो दिवो रोचने रोचने दिवः इति दिवः येन हव्यगो हव्यं येन येन हव्यं वहसि वहसि हव्यं येन येन हव्यं वहसि हव्यं वहसि वहसि हव्यगो हव्यं वहसि यासि यासि वहसि हव्यगो हसि यासि यासि वहसि वहसि यासि दूतो दूतो यासि वहसि वहसि यासि दूतः यासि दूतो दूतो यासि यासि दूत इत इतो दूतो यासि यासि दूत इतः इत इतो दूतो दूत इतः प्रचेताः प्रचेता इतो दूतो दूत इतः प्रचेता इतः प्रचेता प्रचेता इत इतः प्रचेता अमुतो मुतः प्रचेता इत इतः प्रचेता अमुतः अमुतो मुतः प्रचेताः प्रचेता अमुतस्सनीयान् सनीयान् अमुतः प्रचेताः प्रचेता अमुतस्सनीया स्ते तेजायास्ते विश्वा विश्वास्ते जायास्ते विश्वाः ते विश्वा विश्वास्ते ते विश्वाः समिध समिधो विश्वास्ते ते विश्वाः समिधः समिध समिधो विश्वा विश्वाः समिध सन्ति सन्ति समिधो विश्वा विश्वाः समिध सन्ति समिध सन्ति सन्ति समिध समिध सन्त्यग्ने अग्ने सन्ति समिध समिध सन्त्यग्ने सन्त्यग्ने अग्ने सन्ति सन्त्यग्ने या या अग्ने सन्ति सन्त्यग्ने या अग्ने अग्ने याः पृथिव्यां पृथिव्यां या अग्ने अग्ने याः पृथिव्यां पृथिव्यां पृथिव्यां बर्हिषि बर्हिषि पृथिव्यां पृथिव्यां बर्हिषि सूर्ये सूर्ये बर्हिषि पृथिव्यां पृथिव्यां बर्हिषि सूर्ये सूर्ये बर्हिषि बर्हिषि सूर्ये जाजा सूर्ये सूर्ये जास्ते ते तास्तास्ते गच्छन्तु गच्छन्तु ते तास्तास्ते गच्छन्तु ते गच्छन्तु गच्छन्तु ते ते गच्छन् बाहुतिमाहुतिं गच्छन्तु ते ते गच्छन् बाहुतिं बाहुतिमाहुतिं गच्छन्तु गच्छन् बाहुतिं कृतस्य कृतस्याहुतिं गच्छन्तु गच्छन् बाहुतिं कृतस्य बाहुतिं कृतस्य कृतस्याहुतिमाहुतिं कृतस्य देवाजते देवाजते कृतस्याहुतिमाहुतिं कृतस्य देवाजते विद्यास्य देवाजते देवाजते घृतस्य घृतस्य देवाजते यजमानाय यजमानाय देवाजते घृतस्य घृतस्य देवाजते यजमानाय देवाजते यजमानाय यजमानाय देवाजते देवाजते यजमानाय शर्म यजमानाय देवाजते देवाजते यजमानाय शर्म देवाजत इति देवाजते यजमानाय शर्म शर्म यजमानाय यजमानाय शर्म आशासान सुवीत्यकं सुवीत्यमाशासान आशासान सुवीत्यगो राजो राजस्वीत्यमाशासान आशासान सुवीत्यगो राजाशासान इत्याशासानः सुवीत्यगो राजो राजस्वीत्यगो सुवीत्यगो राजस्पोषं पोषकं राजस्वीत्यगो सुवीत्यगो राजस्पोषं राजस्पोषं पोषकं राजो राजस्पोषग्स्वश्वियं पोषको राजो राजस्पोषग्स्वश्वियं अश्वियमिति सु अश्वियम् बृहस्पतिना राजा राजा बृहस्पतिना बृहस्पतिना राजा स्वकाकृत स्वकाकृतो राजा बृहस्पतिना बृहस्पतिना राजा स्वकाकृत स्वकाकृतो राजा राजा स्वकाकृतो मह्यं मह्यद्विस्वकाकृतो राजा राजा स्वकाकृतो मह्यं स्वकाकृतो मह्यं मह्यद्विस्वकाकृत स्वकाकृतो मह्यं यजमाना यजमानाय मह्यद्विस्वकाकृत स्वकाकृतो मह्यं यजमानाय स्वकाकृत इति स्वगा यजमानाय मह्यम् मह्यम् यजमानाय तिष्ठ तिष्ठ यजमानाय मह्यम् मह्यम् यजमानाय तिष्ठ यजमानाय तिष्ठ तिष्ठ यजमानाय यजमानाय तिष्ठासकम् सुन्त्वा नह्यामि नह्यामि त्वासकम् सुन्त्वा नह्यामि नह्यामि नह्यामि त्वात्त्वा नह्यामि पयसा पयसा नह्यामि त्वात्त्वा नह्यामि पयसा पयसा पयसा नह्यामि नह्यामि पयसा कृतेन कृतेन पयसा नह्यामि नह्यामि पयसा कृतेन कृतेन कृतेन पयसा पयसा कृतेन सको सङ्कृतेन पयसा पयसा कृतेन सङ्कृतेन सकुं सङ्कृतेन कृतेन सन्त्वा त्वा सङ्कृतेन कृतेन सन्त्वा त्वासकौ सन्त्वा नह्यामि नह्यामि त्वासकौ सन्त्वा नह्यामि नह्यामि नह्यामि त्वात्त्वा नह्यामि यपोपो नह्यामि त्वात्त्वा नह्यामि यपः नह्यामि यपोपो नह्यामि नह्यामि यप ओषधीभिरोषधीभिरपो नह्यामि नह्यामि यप ओषधीभिः ओषधीभिरोषधीभिरपो ओषधीभिः त्वासकौ सन्त्वा नह्यामि नह्यामि त्वासकौ सन्त्वा नह्यामि नह्यामि नह्यामि त्वात्त्वा नह्यामि प्रजया प्रजया नह्यामि त्वात्त्वा नह्यामि प्रजया प्रजया नह्यामि नह्यामि प्रजयाहमहं प्रजया नह्यामि नह्यामि प्रजयाहं प्रजयाहमहं प्रजया प्रजयाहमन्याद्याहं प्रजया प्रजयाहमद्यादि वरुणस्य पाशञ्जं पाशञ्जं पाशञ्जं पाशञ्जमपत्नी साधयामि विश्वस्य विश्वस्य ते ते विश्वस्य साधयामि साधयामि विश्वस्य ते विश्वस्य ते ते विश्वस्य विश्वस्य ते विश्वावतो विश्वावतस्ते विश्वस्य विश्वस्य ते विश्वावतः विश्वावतो विश्वावतस्ते ते विश्वावतो वृष्टियावतो वृष्टियावतो विश्वावतस्ते ते विश्वावतो वृष्टियावतः विश्वावतो वृष्टियावतो वृष्टियावतो विश्वावतो विश्वावतो वृष्टियावतस्तवतः वृष्टियावतो विश्वावतो विश्वावतो वृष्टियावतस्तव विश्वावत इति विश्वा वृष्टियावतस्तवतम वृष्टियावतो वृष्टियावतस्तवाकेतम वृष्टियावतो वृष्टियावतस्तवाग्नेयावत इति वृष्णीयामीर्वामीरक्नेतपतमाग्नेवामीर्वामीर्वामीरक्नेतपतमाग्नेवामीर्वामीरन्वनुवामीर्वामीरनु सन्दृशि सन्दृश्यनु वामीर्वामीरनु सन्दृशि सन्दृशि सन्दृश्यन्वनु सन्दृशि विश्वा विश्वा सन्दृश्यन्वनु सन्दृशि विश्वा विश्वा विश्वा सन्दृशि सन्दृश विश्वा रेतागुंसि रेतागुंसि विश्वा सन्दृशि सन्दृश विश्वा रेतागुंसि सन्दृशीति सन्दृशि विश्वा रेतागुंसि रेतागुंसि विश्वा विश्वा रेतागुंसि धिषीय धिषीय रेतागुंसि विश्वा विश्वा रेतागुंसि धिषीय रेतागुंसि धिषीय धिषीय रेतागुंसि रेतागुंसि धिषीयागन्नगं धिषीय रेतागुंसि रेतागुंसि धिषीयागन्न धिषीयागन्नगं धिषीय धिषीयागं देवान् देवानगं धिषीय धिषीयागं देवान् देवान् देवानगन्नगं देवान् यज्ञो यज्ञो देवानगन्नगं देवान् यज्ञः देवानुयज्ञो यज्ञो देवान् देवानुयज्ञोनियज्ञो देवान् देवानुयज्ञोनि यज्ञोनियज्ञो यज्ञोनि देवीर्देवीर्नियज्ञो यज्ञोनि देवी देवीर्देवीर्निनि देवीर्देवेभ्यो देवेभ्यो देवीर्निनि देवीर्देवेभ्यः देवीर्देवेभ्यो देवेभ्यो देवीर्देवीर्देवेभ्यो यज्ञं यज्ञं देवेभ्यो देवीर्देवीर्देवेभ्यो यज्ञं देवेभ्यो यज्ञं यज्ञं देवेभ्यो देवेभ्यो यज्ञमशिषन्नशिषन् यज्ञं यज्ञमशिषन्नस्मिन्नस्मिन्नशिषन् यज्ञं यज्ञमशिषन्नस्मिन् अशिषन्नस्मिन्नस्मिन्नशिषन्नशिषन्नशिषन्नशिषन्नस्मिन् संवति संवत्यस्मिन्नशिषन्नशिषन्नस्मिन् संवति संवति संवत्यस्मिन्नस्मिन् संवति यजमाने यजमाने संवत्यस्मिन्नस्मिन् संवति यजमाने संवति यजमाने यजमाने संवति संवति यजमान आशिष आशिषो यजमाने संवति संवति यजमान आशिष आशिषो यजमाने यजमान आशिष स्वाहा कृता स्वाहा कृता आशिषो यजमाने यजमान आशिष स्वाहा कृता स्वाहा कृता स्वाहा कृता आशिष आशिष स्वाहा कृता समुद्रेष्ठा समुद्रेष्ठा स्वाहा कृता आशिष आशिष स्वाहा कृता समुद्रेष्ठा आशिष इत्याशिषः स्वाहा कृता समुद्रेष्ठा समुद्रेष्ठा स्वाहा कृता स्वाहा कृता समुद्रेष्ठा गन्धर्वं गन्धर्वं समुद्रेष्ठा स्वाहा कृता स्वाहा कृता समुद्रेष्ठा गन्धर्वं स्वाहा कृता इति स्वाहा कृता समुद्रेष्ठा गन्धर्वं गन्धर्वगो समुद्रेष्ठा समुद्रेष्ठा गन्धर्वमागन्धर्वगो समुद्रेष्ठा समुद्रेष्ठा गन्धर्वमाश्रेष्ठा इति समुद्रेष्ठा गन्धर्वं गन्धर्वमादिष्ठत तिष्ठता गन्धर्वं गन्धर्वमादिष्ठता आदिष्ठत तिष्ठता तिष्ठतान्वनुतिष्ठता तिष्ठतानु तिष्ठतान्वनुतिष्ठत तिष्ठतानु विद्यनो वादस्य पद्मन् पद्मनुवादस्य वादस्य पद्मन्निड इडस्पद्मनुवादस्य वादस्य पद्मन्निड निड इडस्पद्मन् पद्मन् निड ईडिता ईडिता इडस्पद्मन् पद्मन् निड ईडिता ईडिता ईडिता इड इड ईडिता ईडिता वैवशक्कारो वशक्कारो वैगायत्र्यै गायत्र्यै वैवशक्कारो वशक्कारो वैगायत्र्यै कार इति वषट्कारः वैगायत्र्यै गायत्र्यै वै वैगायत्र्यै शिरशिरो गायत्र्यै वै वैगायत्र्यै शिरः गायत्र्यै शिरशिरो गायत्र्यै गायत्र्यै शिरोच्छिरदच्छिरो गायत्र्यै गायत्र्यै शिरोच्छिरद क्षरदक्षरक्षरस्यैरसौरसस्तस्य अक्षरदक्षरत्तस्यैरसः सत्परापरारसौरसः परा पतत पतत्परारसौरसः परा पतत पतत्परापरापतत्सः ससौ पतत पदत्स पृथिवीं पृथिवी गुंसौ पतत पदत्स पृथिवीं पृथिवीं पृथिवीं पृथिवीं प्रपृथिवीं प्रथिवीं राविशत् विशत् पृथिवीं पृथिवीं राविशत् देवा वै देवा देवा देवा वै ब्रह्मन् ब्रह्मन् वै देवा देवा वै ब्रह्मन् वै ब्रह्मन् ब्रह्मन् वै ब्रह्मन्न वदन्त वदन्त ब्रह्मन् वै ब्रह्मन् वदन्त वदन्त ब्रह्मन् ब्रह्मन् ब्रह्मन्न वदन्त पर्णः पर्णस्तत्पर्ण उपोपपर्णस्तत्पर्ण पर्णमयी यद्यत्पर्णमयी जुहोर्जुहोः पर्णमयी यद्यत् यत्पर्णमयीजुः पर्णमयीजुः पर्णमयी पर्णमयीजुः भवति भवति जुः पर्णमयी पर्णमयीजुः भवति नमयीति पर्णात्मयी भवति भवति जुहोर्जुः भवत्या स्वच्छाश्वत्थे भवति जुहोर्जुः भवत्या स्वच्छे भवत्याश्वत्थ्याश्वत्थे भवति भवत्याश्वच्छु बभृतु बभृदाश्वत्थे भवति भवत्याश्वच्छु बभृदाश्वच्छ बभृतु बभृदाश्वत्थ्याश्वच्छ बभृद्राष्ट्रगौ राष्ट्रमु बभृदाश्वत्थ्याश्वच्छ बभृद्राष्ट्रम् बभृद्राष्ट्रगौ राष्ट्रमु बभृतु बभृद्राष्ट्रमेवैव राष्ट्रमु बभृतु बभृद्राष्ट्रमेव राष्ट्रमेवैव राष्ट्रगौ राष्ट्रमेव विशि विश्येव राष्ट्रगौ राष्ट्रमेव विशि विशि विश्येवैव विश्यध्यधि विश्येवैव विश्यधि विश्यध्यधि विशि विश्यद्यो हत्यो हत्यधि विशि विश्यद्यो हति हत्यो हत्यध्यध्यो हति प्रजापतिः प्रजापतिरो हत्यध्यध्यो हति प्रजापतिः प्रजापतिः प्रजापतिरो हत्यो हति प्रजापतिर्वै वै प्रजापतिरो हत्यो हति प्रजापतिर्वै प्रजापतिर्वै वै प्रजापतिः प्रजापतिर्वाजोदयोद्वै प्रजापतिः प्रजापतिर्वाजुः प्रजापतिरिति प्रजापतिर्वाजुहोदयोद्वै वाजुहोत्सराजुहोद्वै वाजुहोत्सा जुहोत्सा यत्र यत्र सा जुहोर्जुहोत्सा यत्र सा यत्र यत्र सा यत्राहुतिराहुतिर्यत्र सा यत्राहुतिः राहुतिराहुतिरि यत्र यत्राहुतिः प्रत्यतिष्ठत् प्रत्यतिष्ठदाहुतिरि यत्र यत्राहुतिः प्रत्यतिष्ठत् प्रत्यतिष्ठत् प्रत्यतिष्ठदाहुतिराहुतिः प्रत्यतिष्ठत् ततस्ततः प्रत्यतिष्ठदाहुतिराहुतिः प्रत्यतिष्ठत्ततस्ततः प्रत्यतिष्ठत् प्रत्यतिष्ठत्ततोऽभिकङ्कतोऽभिकङ्कतस्ततः प्रत्यतिष्ठत् प्रत्यतिष्ठत्ततोऽभिकङ्कतः प्रत्यतिष्ठदिति प्रति अनिष्ठतोऽभिकङ्कतोऽभिकङ्कतस्ततस्ततोऽभिकङ्कत उदुद्विकङ्कतस्ततस्ततोऽभिकङ्कत उदुद्विकङ्कत उदुद्विकङ्कतोऽभिकङ्कत उदतिष्ठत तिष्ठदुद्विकङ्कतोऽभिकङ्कत उदतिष्ठत् विकङ्कत हि दिविकङ्कतः उदतिष्ठदतिष्ठदुदतिष्ठत्ततस्ततो तिष्ठदुदतिष्ठत्ततः तिष्ठत्ततस्ततो तिष्ठदतिष्ठत्ततः प्रजा प्रजास्ततो तिष्ठदतिष्ठत्ततः प्रजा प्रजा प्रजास्ततस्ततः प्रजा असृजता सृजतत् प्रजास्ततस्ततः प्रजा असृजता सृजता सृजत प्रजा प्रजा सृजत यस्यैस्यासृजत प्रजा प्रजा असृजत यस्या इति प्राजा यस्यैस्यासृजता सृजत यस्य वैकङ्कति वैकङ्कति यस्यासृजता सृजत यस्य वैकङ्कति यस्य वैकङ्कति वैकङ्कति यस्य यस्य वैकङ्कति ध्रुवा ध्रुवा वैकङ्कति यस्य यस्य वैकङ्कति ध्रुवा वैकङ्कति ध्रुवा ध्रुवा वैकङ्कति वैकङ्कति ध्रुवा भवति भवति ध्रुवा वैकङ्कति वैकङ्कति ध्रुवा भवति भवति भवति ध्रुवा ध्रुवा भवति प्रति प्रति भवति ध्रुवा ध्रुवा भवति प्रति भवति प्रति प्रति भवति भवति प्रत्येवैव प्रति भवति भवति प्रत्येवैव प्रति प्रत्येवास्यास्यैव प्रति प्रत्येवास्यास्यैवास्याहुतयः आहुतयोस्यैवास्याहुतयः स्याहुतय आहुतयोस्यास्याहृदयस्तिष्ठन्तिष्ठन्त्याहृदयोस्यास्याहृदयस्तिष्ठन्ति आहृदयस्तिष्ठन्तिष्ठन्त्याहृदयाहृदयस्तिष्ठन् प्रैव जायते जायत एव प्रैव जायते जायत एवैवजायत एतदेतज्जायत एतद्वैवा एतज्जायते जायत एतद्वी एतद्वैवा एतदेतद्वै सृजागुसृजां वै वै सृजागो रूपकौ रूपगुसृजां वै वै सृजागो रूपं सृजागो रूपको रूपगुसृजागुसृजागो रूपं यस्यैस्य रूपगुसृजागुसृजागो रूपं यस्यां यस्यैस्य रूपको रूपं यस्यैव गो रूपा एव गो रूपा यस्य रूपको रूपं यस्यैव गो रूपा यस्यैव गो रूपा एव गो रूपा यस्यैस्यैव गो रूपा सृजसृज एव गो रूपा यस्यैस्यैव गो रूपा सृजैव गो रूपा सृजसृज एव गो रूपा एव गो रूपा सृजो भवन्ति भवन्ति सृज एव गो रूपा एव गो रूपा सृजो भवन्ति एव गो रूपा इत्येवं रूपाः भवन्ति भवन्ति सृज सृजो भवन्ति सर्वाणि सर्वाणि भवन्ति सृज सृजो भवन्ति सर्वाणि भवन्ति सर्वाणि सर्वाणि भवन्ति भवन्ति सर्वाण्येवैव सर्वाणि भवन्ति भवन्ति सर्वाण्येव सर्वाण्येवैव सर्वाणि सर्वाण्येवैनमेनमेव सर्वाणि सर्वाण्येवैनं एवैनमेनमेवैनको रूपाणि रूपा रूपाण्येन मे वै वैनको रूपाणि एनको रूपाणि रूपाण्येन मेनको रूपाणि पशूनाम् पशूनागो रूपाण्येन मेनको रूपाणि पशूनाम् रूपाणि पशूनाम् पशूनागो रूपाणि रूपाणि पशूनामुकोप पशूनागो रूपाणि रूपाणि पशूनामुप पशूनामुकोप पशूनाम् पशूनाम् उपतिष्ठन्ते तिष्ठन्त उप पशूनाम् पशूनाम् उपतिष्ठन्ते तिष्ठन्ते तिष्ठन्त उपोपतिष्ठन्ते न तिष्ठन्त उपोपतिष्ठन्तेन तिष्ठन्ते तिष्ठन्ते नास्यास्य न तिष्ठन्ते तिष्ठन्ते नास्यास्य नास्यापरूपमपरूपमस्य नास्यापरूपम् अस्यापरूपमपरूपमस्यास्यापरूपमात्मन्नात्मन्नपरूपमस्यास्यापरूपमात्मन् जायते जायत आत्मन्नपरूपमपरूपमात्मन् जायते अपरूपमित्यपारूपम् आत्मन् जायते जायत आत्मन्नात्मन् जायते जायत इति जायते उपजामगृहीतोऽसि प्रजापतये प्रजापतये स्युपजामगृहीत उपजामगृहीतोऽसि प्रजापतये उपजामगृहीतैत्युपजामासि प्रजापतये प्रजापतयेऽस्यसि प्रजापतये त्वा त्वा प्रजापतयेऽस्यसि प्रजापतये त्वापतये त्वा त्वा प्रजापतये प्रजापतये त्वा ज्योतिष्पदे ज्योतिष्पदे त्वा प्रजापतये प्रजापतये त्वा ज्योतिष्पदे प्रजापतये प्रजापतये ज्योतिष्पदे ज्योतिष्पदे त्वा त्वा ज्योतिष्पदे ज्योतिष्पन्दम् ज्योतिष्पन्दम् ज्योतिष्पदे त्वा त्वा ज्योतिष्पदे ज्योतिष्पन्दम् ज्योतिष्पदे ज्योतिष्पन्दम् ज्योतिष्पन्दम् ज्योतिष्पदे ज्योतिष्पदे ज्योतिष्पन्दम् गृह्णामि गृह्णामि ज्योतिष्पन्दम् ज्योतिष्पदे ज्योतिष्पदे ज्योतिष्पन्दम् गृह्णामि ज्योतिष्पन्दम् गृह्णामि गृह्णामि ज्योतिष्पन्दम् ज्योतिष्पन्दम् गृह्णामि दक्षाय दक्षाय गृह्णामि ज्योतिष्पन्दम् ज्योतिष्पन्दम् गृह्णामि दक्षाय दक्षाय दक्षाय गृह्णामि गृह्णामि दक्षाय दक्षवृदे दक्षवृदे दक्षाय गृह्णामि गृह्णामि दक्षाय दक्षवृदे दक्षाय दक्षवृदे दक्षवृदे दक्षाय दक्षाय दक्षवृदे रातगो रातम् दक्षवृदे दक्षाय दक्षाय दक्षवृदे रातम् दक्षवृदे रातगो रातम् दक्षवृदे दक्षवृदे रातम् देवेभ्यो देवेभ्यो रातम् दक्षवृदे दक्षवृदे रातम् देवेभ्यः दक्षावृदे रातम् देवेभ्यो देवेभ्यो रातगो रातम् देवेभ्यो गिरिपेभ्यो गिरिपेभ्यो देवेभ्यो रातगुं रातम् देवेभ्यो गिरिपेभ्यः देवेभ्यो द्विजिह्वेभ्यो द्विजिह्वेभ्यो देवेभ्यो देवेभ्यो द्विजिह्वेभ्यस्त्वाद्विजिह्वेभ्यो देवेभ्यो देवेभ्यो द्विजिह्वेभ्यस्त्वाद्विजिह्वेभ्यस्त्वा गिरिपेभ्यो गिरिपेभ्यस्तत्तायुभ्यस्त्वाग्निजिह्वेभ्यो गिरिपेभ्यस्तत्तायुभ्यः इत्यग्नि जिह्वेभ्यः ुभ्यस्तात्पत्तायुभ्य इन्द्रज्येष्ठेभ्य इन्द्रज्येष्ठेभ्य तायुभ्यस्तात्पत्तायुभ्य इन्द्रज्येष्ठेभ्य तायुभ्य इन्द्रज्येष्ठेभ्य इन्द्रज्येष्ठेभ्य अर्दायुभ्य अर्दायुभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वरुणराजभ्य इन्द्रज्येष्ठेभ्य अर्दायुभ्य अर्दायुभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यायुभ्यैत्युतायोभ्यज्येष्ठेभ्यो वरुणराजभ्यो वरुणराजभ्य इन्द्रज्येष्ठेभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वाताभिभ्यो वाताभिभ्यो वरुणराजभ्य इन्द्रज्येष्ठेभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वाताभिभ्यः इन्द्रज्येष्ठेभ्यैतीन्द्रज्येष्ठेभ्यः वाताभिभ्यो वाताभिभ्यो वरुणराजभ्यो वरुणराजभ्यो वाताभिभ्यः पर्जन्याः तुभ्यः पर्जन्याः तुभ्यो वाताभिभ्यो वरुणराजभ्यो वरुणराजभ्यो वाताभिभ्यः पर्जन्याः तुभ्यः वरुणराजभ्य इति वरुणराजः त्मभ्यः पर्जन्यः तृभ्यो वाताभिभ्यो वाताभिभ्यः पर्जन्यः तृभ्यो दिवे दिवे पर्जन्यः तृभ्यो वाताभिभ्यो वाताभिभ्यः पर्जन्यः तृभ्यो दिवे पर्जन्यः तृभ्यो दिवे दिवे पर्जन्यः तृभ्यः पर्जन्यः तृभ्यो दिवे त्वा त्वा दिवे पर्जन्यः तृभ्यः पर्जन्यः तृभ्यो दिवे त्वा पर्जन्यः त्वभ्यैति पर्जन्यः त्वा दिवे दिवे त्वान्तरिक्षायान्तरिक्षाय त्वा दिवे दिवे त्वान्तरिक्षाय अन्तरिक्षायान्तरिक्षाय त्वान्तरिक्षाय त्वान्तरिक्षाय त्वान्तरिक्षाय त्वान्तरिक्षाय त्वान्तरिक्षायान्तरिक्षाय त्वा पृथिव्यी पृथिव्यी त्वान्तरिक्षायान्तरिक्षाय त्वा पृथिव्यी पृथिव्यै पृथिव्यै त्वा पृथिव्यै त्वा पृथिव्यै त्वा पृथिव्यै त्वा पृथिव्यै त्वा पृथिव्यै त्वा पाप त्वापत्वा पृथिव्यी पृथिव्यी त्वापत्वापेन्द्रेन्द्रापत्वा त्वापेन्द्रेन्द्रापापेन्द्रद्विषतो द्विषत इन्द्रापापेन्द्रद्विषतः द्विषतोद्विषत इन्द्रेन्द्रद्विषतो मनोमनोद्विषत इन्द्रेन्द्रद्विषतो मनः द्विषतो मनोमनोद्विषतोद्विषतो मनोपापमनोद्विषतोद्विषतो मनोपामनोपामनोमनोपजिज्ञासतो जिज्ञासतोपमनोमनोपजिज्ञासतजिज्ञासतो जिज्ञासतोपापजिज्ञासतो जिहिजिहिज्ञासतोपापजिज्ञासतो जिहिज्ञासतो जिहिजिहिज्ञासतो जिज्ञासतो जज्ञपापजिहिज्ञासतो जिज्ञासतो जज्ञपापजिहिज्ञपयोपजिहिज्ञपयोपजिहिज्ञपयोपापयो नो नो यो पापयो नः यो यो नो रातीयत्य रातीयति नो यो यो नो रातीयति रातीयत्य रातीयति नो नो रातीयति दन्तपराधीयति नो नो रातीयतिदम् रातीयति दन्तम रातीयत्य रातीयति दञ्जहि जहि नम रातीयत्य रातीयति दञ्जहि दञ्जहि जहितं दञ्जहि प्राणाय प्राणाय जहितं दञ्जहि प्राणाय प्राणाय प्राणाय जहि प्राणाय त्वा प्राणाय जहि प्राणाय त्वा प्राणाय त्वा प्राणाय प्राणाय त्वा बाणाय बाणाय त्वा प्राणाय प्राणाय त्वा बाणाय प्राणायेति प्राणाय बाणाय बाणाय त्वा त्वा बाणाय त्वा त्वा बाणाय त्वा त्वा बाणाय त्वा बाणाय त्वा त्वा बाणाय बाणाय त्वा व्यानाय व्यानाय त्वा बाणाय बाणाय त्वा व्यानाय बाणायेत्य बाणाय व्यानाय व्यानाय त्वा त्वा व्यानाय त्वा त्वा व्यानाय त्वा त्वा व्यानाय त्वा व्यानाय त्वा त्वा व्यानाय व्यानाय त्वा सते सते त्वा व्यानाय व्यानाय त्वा सते व्यानायेति व्यानाय सते सते त्वा त्वा सते त्वा त्वा सते त्वा त्वा सते त्वा सते त्वा त्वा सते सते त्वा सते सते त्वा सते सते त्वा सते त्वा सते सते त्वा त्वा सते त्वा त्वा सते त्वा त्वा सते त्वा सते त्वा त्वा सते सते त्वाभ्यो यस्त्वा सते सते त्वाभ्यः ्यस्त्वाद्भ्योऽभ्यस्तौषधीभ्यौषधीभ्यस्त्वाद्भ्योऽभ्यस्तौषधीभ्यः ्यस्त्वात्पौषधीभ्यो विश्वेभ्यो विश्वेभ्य ओषधीभ्यस्त्वात्पौषधीभ्यो विश्वेभ्यः ओषधीभ्यो विश्वेभ्यो विश्वेभ्य ओषधीभ्य ओषधीभ्यो विश्वेभ्यस्त्वात्त्वा विश्वेभ्य ओषधीभ्य ओषधीभ्यो विश्वेभ्यस्त्वाषधीभ्य इत्योषधीभ्यः विश्वेभ्यस्त्वात्त्वा विश्वेभ्यो विश्वेभ्यस्त्वाभूतेभ्यो भूतेभ्यस्त्वा विश्वेभ्यो विश्वेभ्यस्त्वा भूतेभ्यो भूतेभ्यस्त्वात्त्वा भूतेभ्यो यतो यतो भूतेभ्यस्त्वात्त्वा भूतेभ्यो यतः भूतेभ्यो यतो यतो भूतेभ्यो भूतेभ्यो यतः प्रजा प्रजायतो भूतेभ्यो भूतेभ्यो यतः प्रजा प्रजाः प्रजायतो यतः प्रजा अक्षिद्रा अक्षिद्राः प्रजायतो यतः प्रजा अक्षिद्रा अक्षिद्राक्षिद्रा प्रजा प्रजाक्षिद्राजन्ताजन्ताक्षिद्रा प्रजा प्रजाक्षिद्राजन्ता इति प्राजाक्षिद्राजन्ताजन्ताक्षिद्राक्षिद्राजन्तदस्मै तस्माजन्ताक्षिद्राक्षिद्राजन्तदस्मै अजायन्तस्मै तस्माजायन्ताजायन्तदस्मै त्वा तस्माजायन्ताजायन्तदस्मै त्वा तस्मै तस्मै त्वा प्रजापतये प्रजापतये त्वा तस्मै तस्मै त्वा प्रजापतये प्रजापतये प्रजापतये त्वा त्वा प्रजापतये विभूतावन्ने विभूतावन्ने प्रजापतये त्वा त्वा प्रजापतये विभूतावन्ने प्रजापतये विभूतावन्ने विभूतावन्ने प्रजापतये प्रजापतये विभूतावन्ने ज्योतिष्मदे ज्योतिष्मदे विभूतावन्ने प्रजापतये प्रजापतये विभूतावन्ने ज्योतिष्मदे प्रजापतय इति प्रजापतये विभूतावन्ने ज्योतिष्मदे ज्योतिष्मदे विभूतावन्ने विभूतावन्ने ज्योतिष्मदे ज्योतिष्मन्दन् ज्योतिष्मन्दन् ज्योतिष्मदे विभूतावन्ने विभूतावन्ने ज्योतिष्मदे ज्योतिष्मन्तम् विभूतावन्न इति विभूतावन्ने ज्योतिष्मदे ज्योतिष्मन्दन् ज्योतिष्मन्दन् ज्योतिष्मदे ज्योतिष्मदे ज्योतिष्मन्दन् जुहामि जुहामि ज्योतिष्मन्दन् ज्योतिष्मदे ज्योतिष्मदे ज्योतिष्मन्दन् जुहामि ज्योतिष्मन्दन् जुहामि जुहामि ज्योतिष्मन्दन् ज्योतिष्मन्दन् जुहामि जुहामीति जुहामि मे याम् वै वैयाञ्जाम् वा अध्वर्युरध्वर्युर्वैयाञ्जाम् वा अध्वर्युः अध्वर्युरध्वर्युर्वै वा अध्वर्यश्च चाध्वर्युर्वै वा अध्वर्यश्च चाध्वर्युरध्वर्युश्चेतमानो यजमानश्चाध्वर्युरध्वर्युश्चेतमानः चेतमानो यजमानश्च चेतमानश्च चेतमानश्च चेतमानश्च यजमानश्च चेतमानो यजमानश्च देवताम् देवताम् चेतमानो यजमानश्च देवताम् देवताम् च देवतामन्तरितो अन्तरितो देवताम् च देवतामन्तरितः देवतामन्तरितोऽन्तरितो देवताम् देवतामन्तरितस्तस्यैतस्य अन्तरितो देवताम् देवतामन्तरितस्तस्यैतस्य अन्तरितो अन्तरितस्तस्य आतस्य अन्तरितो अन्तरितस्तस्य इत्यन्तः इतः तस्य आतस्यैतस्य आवृश्येते वृश्येते आतस्यैतस्य आवृश्येते आवृश्येते वृश्येते आवृश्येते प्राजापत्यम् प्राजापत्यम् वृश्येते आवृश्येते प्राजापत्यम् वृश्येते प्राजापत्यम् प्राजापत्यम् वृश्येते वृश्येते प्राजापत्यम् दधिग्रहम् दधिग्रहम् प्राजापत्यम् वृश्येते वृश्येते प्राजापत्यम् दधिग्रहम् वृश्येते इति वृश्येते प्राजापत्यम् दधिग्रहम् दधिग्रहम् प्राजापत्यम् प्राजापत्यम् दधिग्रहम् गृह्णीयात् गृह्णीयात् दधिग्रहम् प्राजापत्यम् प्राजापत्यम् दधिग्रहम् गृह्णीयात् प्राजापत्यमिति प्राजापत्यम् दधिग्रहम् गृह्णीयात् गृह्णीयात् दधिग्रहम् दधिग्रहम् गृह्णीयात् प्रजापति प्रजापतिर्गृह्णीयात् दधिग्रहम् दधिग्रहम् गृह्णीयात् प्रजापते गृहमिति दधि गृहम् गृह्णीयात् प्रजापति प्रजापतिर्गृह्णीयात् गृह्णीयात् प्रजापतिः सर्वाः सर्वाः प्रजापतिर्गृह्णीयात् गृह्णीयात् प्रजापतिः सर्वाः प्रजापतिः सर्वाः सर्वाः प्रजापतिः प्रजापतिः सर्वा देवता देवताः सर्वाः प्रजापतिः प्रजापतिः सर्वा देवताः प्रजापतिरिति प्रजापतिः सर्वा देवता देवताः सर्वा सर्वा देवता देवताभ्यो देवताभ्यो देवताः सर्वा सर्वा देवता देवताभ्यः देवता देवताभ्यो देवताभ्यो देवता देवता देवताभ्य एवैव देवताभ्यो देवता देवता देवताभ्य एव देवताभ्य एवैव देवताभ्यो देवताभ्य एव निन्येव देवताभ्यो देवताभ्य एव नियेव निन्येवैव निन्नुवादेन्नुवादेन्येवैव निन्नुवादेन्नुवादेन् निन्नुवादे ज्येष्ठो ज्येष्ठोऽन्नुवादेन् निन्नुवादे ज्येष्ठे ज्येष्ठो ज्येष्ठोऽन्नुवादेन्नुवादे ज्येष्ठो वै वै ज्येष्ठोऽन्नुवादेन्नुवादे ज्येष्ठो वै नुवाते इति नुवादे ज्येष्ठो वै वै ज्येष्ठो ज्येष्ठो वा एष एष वै ज्येष्ठो ज्येष्ठो वा एषः एष एष वै वा एष ग्रहाणाम् ग्रहाणामेष वै वा एष ग्रहाणाम् एष ग्रहाणाम् ग्रहाणामेष एष ग्रहाणाम् यस्यस्य ग्रहाणामेष एष ग्रहाणाम् यस्य ग्रहाणाम् यस्यस्य ग्रहाणाम् ग्रहाणाम् यस्यैष एष यस्य ग्रहाणाम् ग्रहाणाम् यस्यैषः यस्यैष एष यस्यैष गृह्यते गृह्यत एष यस्यैष गृह्यते एष गृह्यते गृह्यत एष एष गृह्यते ज्येष्ठ्यम् ज्येष्ठ्यम् गृह्यत एष एष गृह्यते ज्येष्ठ्यम् गृह्यते ज्येष्ठ्यम् ज्येष्ठ्यम् गृह्यते गृह्यते ज्येष्ठ्यमेवैव ज्येष्ठ्यम् गृह्यते गृह्यते ज्येष्ठ्यमेव ज्येष्ठ्यमेवैव ज्येष्ठ्यम् ज्येष्ठ्यमेव गच्छति गच्छत्येव ज्येष्ठ्यम् ज्येष्ठ्यमेव गच्छति एव गच्छति गच्छत्येवैव गच्छति सर्वासागो सर्वासाम् गच्छत्येवैव गच्छति सर्वासाम् सर्वासागो सर्वासाम् गच्छति गच्छति सर्वासाम् वै वै सर्वासाम् गच्छति गच्छति सर्वासाम् वै सर्वासाम् वै वै सर्वासागो सर्वासाम् वा एतदेतद्वै सर्वासागो सर्वासाम् वा एतत् एतदेतद्वै वा एतत् देवतानाम् देवतानामेतद्वै वा एतत् देवतानाम् एतद्देवतानाम् देवतानामेतदेतद्देवतानागो रूपगो रूपम् देवतानामेतदेतद्देवतानागो रूपौ देवतानागो रूपगो रूपम् देवतानाम् देवतानागो रूपं यद्यद्रूपम् देवतानाम् देवतानागो रूपं यत् रूपं यद्यद्रूपगो रूपं यदेष एष यद्रूपगो रूपं यदेष एष एष यद्यदेशग्रहो ग्रह एष यद्यदेशग्रहः एष ग्रहो ग्रह एष एष ग्रहो यस्य यस्य ग्रह एष एष ग्रहो यस्य यस्य ग्रहो ग्रहो यस्यैष एष यस्य ग्रहो ग्रहो यस्यैषः यस्यैष एष यस्य यस्यैष गृह्यते गृह्यत एष यस्य यस्यैष गृह्यते गृह्यते गृह्यत एष एष गृह्यते सर्वाणि सर्वाणि गृह्यत एष एष गृह्यते सर्वाणि गृह्यते सर्वाणि सर्वाणि गृह्यते गृह्यते सर्वाणि सर्वाण्येवैव सर्वाणि कृत्यते कृत्यते सर्वाण्येव सर्वाण्येवैव सर्वाणि सर्वाण्येवैनमेनमेव सर्वाणि सर्वाण्येवैनम् एवैनमेनमेवैनको रूपाणि रूपाण्येनमेवैनको रूपाणि एनको रूपाणि रूपाण्येनमेनको रूपाणि पशूनाम् पशूनागो रूपाण्येनमेनको रूपाणि पशूनाम् रूपाणि पशूनाम् पशूनागो रूपाणि रूपाणि पशूनामुपोप पशूनागो रूपाणि रूपाणि पशूनामुपाशूनामुपोप पशूनाम् पशूनामुपतिष्ठन्ते तिष्ठन्त उपपशूनाम् पशूनामुपतिष्ठन्ते तिष्ठन्ते तिष्ठन्त उपोपतिष्ठन्त उपयाम गृहेत उपयाम गृहेतस्तिष्ठन्त उपोपतिष्ठन्त उपयाम गृहीतः उपयाम गृहीत उपयाम गृहीतस्तिष्ठन्ते तिष्ठन्त उपयाम गृहीतोऽस्यस्युपयाम गृहीतस्तिष्ठन्ते तिष्ठन्त उपयाम गृहीतोऽसि उपयाम गृहीतोऽस्यस्युपयाम गृहीत उपयाम गृहीतोऽसि प्रजापतये प्रजापतये स्युपयाम गृहीत उपयाम गृहीतोऽसि प्रजापतये उपयाम गृहीत इत्युपयाम गृहीतः प्रजापतये प्रजापतये स्य प्रजापतये त्वा त्वा प्रजापतये स्य प्रजापतये त्वाजे त्वा त्वा प्रजापतये प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मते त्वा प्रजापतये प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मते ज्योतिष्मते त्वा त्वा ज्योतिष्मते ज्योतिष्मन्तम् ज्योतिष्मन्तम् ज्योतिष्मते त्वा त्वा ज्योतिष्मते ज्योतिष्मन्तम् ज्योतिष्मते ज्योतिष्मन्तम् ज्योतिष्मन्तम् ज्योतिष्मते ज्योतिष्मते ज्योतिष्मन्तम् गृह्णामि गृह्णामि ज्योतिष्मन्तम् ज्योतिष्मते ज्योतिष्मते ज्योतिष्मन्तम् गृह्णामि ज्योतिष्मन्तम् गृह्णामि गृह्णामि ज्योतिष्मन्तम् ज्योतिष्मन्तम् गृह्णामीति गृह्णामि ज्योतिष्मन्तम् ज्योतिष्मन्तम् गृह्णामीति गृह्णामीति गृह्णामि गृह्णामि ्याहेति गृह्णामि गृह्णामि ्याहेदीत्याः ज्योतिर्ज्योतिराहेदीत्याः ज्योतिः ज्योतिर्ज्योतिराः ज्योतिरेवैव ज्योतिराः ज्योतिरेव ज्योतिरेवैव ज्योतिर्ज्योतिरेवैनमेनमेव ज्योतिर्ज्योतिरेवैनम् एवैनमेनमेवैवैनगो समानानागो समानानामेनमेवैवैनगो समानानागो समानानागो समानानामेनमेनगो समानानाम् करोति करोति समानानामेनमेनगो समानाना करोति समानानाम् करोति करोति समानानागो समानानाम् करोत्यग्निप्रेभ्योऽग्निप्रेभ्यः करोति समानानागो समानानाम् करोत्यग्निप्रेभ्यः करोत्यग्निष्पेभ्योऽग्निष्पेभ्यः करोति करोत्यग्निष्पेभ्यस्त्वा त्वाग्निष्पेभ्यः करोति करोत्यग्निष्पेभ्यस्त्वाग्निष्पेभ्यस्त्वा त्वाग्निष्पेभ्योऽग्निष्पेभ्यस्त्वत्ताजुभ्यर्ताजुभ्यस्त्वाग्निष्पेभ्योऽग्निष्पेभ्यस्त्वत्ताजुभ्यः एतावतीर्वैरेवता देवता वा एतावतीर्वैरेवता देवता वै वै देवतास्ताभ्यस्ताभ्यो देवता वै वै देवतास्ताभ्यस्ताभ्यो देवता देवतास्ताभ्य एवैवताभ्यो देवता देवतास्ताभ्य एवाभ्य एवैवताभ्यस्ताभ्य एवैनमेनमेव ताभ्यस्ताभ्य एवैनमेनमेवैवैनगो सर्वाभ्यः सर्वाभ्य एनमेवैवैनगो सर्वाभ्यः सर्वाभ्यः सर्वाभ्य एनमेनगो सर्वाभ्य गृह्णाति गृह्णाति सर्वाभ्य एनमेनगो सर्वाभ्य गृह्णाति सर्वाभ्य गृह्णाति गृह्णाति सर्वाभ्यः सर्वाभ्य गृह्णात्यपाप गृह्णाति सर्वाभ्यः सर्वाभ्य गृह्णात्यपाप गृह्णाति गृह्णात्यपेन्द्रेन्द्राप गृह्णाति गृह्णात्यपेन्द्रेन्द्रापापेन्द्रद्विषतोद्विषत इन्द्रापापेन्द्रद्विषतः इन्द्रद्विषतोद्विषत इन्द्रेन्द्रद्विषत मनो मनो द्विषत इन्द्रेन्द्रद्विषत मनः मनो मनो मनो द्विषतो द्विषतो मन इति मनो द्विषतो द्विषतो मन इति मन इति मनो मन इत्याह हेति मनो मन इत्याह हेदीत्याह भ्रातृव्यापनत्यै भ्रातृव्यापनत्याहेदीत्याह भ्रातृव्यापनत्यै भ्रातृव्यापनत्यै भ्रातृव्यापनत्याहाः भ्रातृव्यापनत्यै प्राणाय प्राणाय भ्रातृव्यापनत्याहाः भ्रातृव्यापनत्यै प्राणाय भ्रातृव्यापनत्ये प्राणाय प्राणाय भ्रातृव्यापनत्ये भ्रातृव्यापनत्ये प्राणाय प्रात्रा प्राणाय भ्रातृव्यापनत्ये भ्रातृव्यापनत्ये प्राणाय त्वातृव्यापनत्या इति भ्रातृव्यापनत्ये प्रात्रा प्राणाय प्राणाय त्वापानाय पानाय त्वा प्राणाय प्राणाय त्वापानाय प्राणायेति प्राणाय पानाय पानाय त्वा त्वापानाय त्वा त्वापानाय त्वा त्वापानाय त्वापानाय त्वात्वापानाय पानाय त्वेदेति त्वापानाय पानाय त्वेति पानायेत्यपानाय त्वेत्याह हेदीत्याह प्राणान् प्राणानाहेदीत्याह प्राणा प्राणान् प्राणानः प्राणानेवैव प्राणानः प्राणानेव प्राणानेवैव प्राणान् प्राणानेव यजमाने यजमान एव प्राणान् प्राणानेव यजमाने प्राणानिद प्राणा एव यजमाने यजमान एवैव यजमाने तथाति तथाति यजमान एवैव यजमाने तथाति यजमाने तथाति तथाति यजमाने यजमाने तथाति तस्मै तस्मै तथाति यजमाने यजमाने तथाति तस्मै तस्मै तस्मै तथाति तथाति तस्मै त्वात्वादस्मै तथाति तथाति तस्मै त्वात्वादस्मै तस्मै त्वा प्रजापतये प्रजापतये त्वादस्मै तस्मै त्वा प्रजापतये प्रजापतये प्रजापतये त्वा त्वा प्रजापतये विभोदावन्ने विभोदावन्ने प्रजापतये त्वा त्वा प्रजापतये विभोदावन्ने प्रजापतये विभोदावन्ने विभोदावन्ने प्रजापतये प्रजापतये विभोदावन्ने ज्योतिष्मदे ज्योतिष्मदे विभोदावन्ने प्रजापतये प्रजापतये विभोदावन्ने ज्योतिष्मदे प्रजापतय इति प्रजापतये विभोदावन्ने ज्योतिष्मदे ज्योतिष्मदे विभोदावन्ने विभोदावन्ने ज्योतिष्मदे ज्योतिष्मन्दं ज्योतिष्मन्दं ज्योतिष्मदे विभोदावन्ने विभोदावन्ने ज्योतिष्मदे ज्योतिष्मन्दं विभोदावन्न इति विभोदावन्ने ज्योतिष्मदे ज्योतिष्मन्दं ज्योतिष्मन्दं ज्योतिष्मदे ज्योतिष्मदे ज्योतिष्मन्दं जहामि जहामि ज्योतिष्मन्दं ज्योतिष्मदे ज्योतिष्मदे ज्योतिष्मन्दं जहामि ज्योतिष्मन्दं जहामि जहामि ज्योतिष्मन्दं ज्योतिष्मन्दं जहामीति जहामि ज्योतिष्मन्दं ज्योतिष्मन्दं जहामीति जहामीति जहामि जहामीत्याह हेति जहामि जहामीत्याह हेदीत्याह प्रजापतिः प्रजापतिराहेदीत्याह प्रजापतिः प्रजापतिः प्रजापतिराः प्रजापतिः सर्वाः सर्वाः प्रजापतिराः प्रजापतिः सर्वाः सर्वाः सर्वाः प्रजापतिः प्रजापतिः सर्वा देवता देवताः सर्वाः प्रजापतिः प्रजापतिः सर्वा देवताः प्रजापतिरिति प्रजापतिः सर्वा देवता देवताः सर्वा सर्वा देवताः सर्वाभ्यः सर्वाभ्यो देवताः सर्वा सर्वा देवताः सर्वाभ्यः सर्वाभ्यः सर्वाभ्यो देवता देवताः सर्वाभ्य एवैव सर्वाभ्यो देवता देवताः सर्वाभ्य एव सर्वाभ्य एवैव सर्वाभ्य सर्वाभ्य एवैरमेनमेव सर्वाभ्यः सर्वाभ्य एवैरम् एवैरमेनमेवैनम् देवताभ्यो देवताभ्य एनमेवैनम् देवताभ्याम् देवताभ्यो देवताभ्य एनमेनम् देवताभ्यो जुहोति जुहोति देवताभ्य एनमेनम् देवताभ्यो जुहोति देवताभ्यो जुहोति जुहोति देवताभ्यो देवताभ्यो जुहोत्याज्यग्रहमाज्य ग्रहम् जुहोति देवताभ्यो देवताभ्यो जुहोत्याज्यग्रहम् जुहोत्याज्यग्रहमाज्यग्रहम् जुहोति जुहोत्याज्यग्रहम् गृह्णीयात् गृह्णीयादाज्यग्रहम् जुहोति जुहोत्याज्यग्रहम् गृह्णीयाज्यग्रहम् गृह्णीयात् गृह्णीयादाज्यग्रहमाज्यग्रहम् गृह्णीयात् तेजस्कामस्य तेजस्कामस्य गृह्णीयादाज्यग्रहमाज्यग्रहम् गृह्णीयात् तेजस्कामस्याज्यग्रहमित्याज्याग्रहम् गृह्णीयात् तेजस्कामस्य तेजस्कामस्य गृह्णीयात् गृह्णीयात् तेजस्कामस्य तेजस्तेजस्तेजस्कामस्य गृह्णीयात् गृह्णीयात् तेजस्कामस्य तेजस्कामस्य तेजस्तेजस्तेजस्कामस्य तेजस्कामस्य तेजो वै वै तेजस्तेजस्कामस्य कामस्य तेजस् कामस्य तेजो वै तेजो वै वै तेजस्तेजो वा आज्यमाज्यम् वै तेजस्तेजो वा आज्यम् माज्यमाज्यम् वै वाज्यम् तेजस्वी तेजस्याज्यम् वै वाज्यम् तेजस्वी आज्यम् तेजस्वी तेजस्याज्यमाज्यम् तेजस्व्ये वै तेजस्याज्यमाज्यम् तेजस्व्ये वाजस्व्ये वै तेजस्वी तेजस्येव भवति भवत्येव तेजस्वी तेजस्येव भवति भवति भवत्येवैव भवति सोमग्रहगो सोमग्रहम् भवत्येवैव भवति सोमग्रहम् भवति सोमग्रहगो सोमग्रहम् भवति भवति सोमग्रहम् गृह्णीयात् गृह्णीयात् सोमग्रहम् भवति भवति सोमग्रहम् गृह्णीयात् गृह्णीयात् गृह्णीयात् सोमग्रहगो सोमग्रहम् गृह्णीयात् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसकामस्य गृह्णीयात् सोमग्रहगो सोमग्रहम् गृह्णीयात् ब्रह्मवर्चसकामस्य सोमग्रहमिति सोमग्रहम् गृह्णीयात् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसकामस्य गृह्णीयात् गृह्णीयात् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसम् ब्रह्मवर्चसम् ब्रह्मवर्चसकामस्य गृह्णीयात् गृह्णीयात् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसम् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसम् ब्रह्मवर्चसम् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसकामस्य ब्रह्मवर्चसम् वै वै ब्रह्मवर्चसम् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसकामस्य ब्रह्मवर्चसम् वै ब्रह्मवर्चसकामस्येति ब्रह्मवर्चसा कामस्य ब्रह्मवर्चसम् वै वै ब्रह्मवर्चसम् ब्रह्मवर्चसम् वै सोमस्वाम वै ब्रह्मवर्चसम् ब्रह्मवर्चसम् वै सोम वर्चसमिति ब्रह्मा वर्चसम् वै सोमस्वाम वै वै सोम ब्रह्मवर्चसे ब्रह्मवर्चसे सोम वै वै सोम ब्रह्मवर्चसे सोम ब्रह्मवर्चसे ब्रह्मवर्चसे सोमस्वाम ब्रह्मवर्चस्यैव ब्रह्मवर्चसे सोमस्वाम ब्रह्मवर्चस्यैव ब्रह्मवर्चस्यैव ब्रह्मवर्चसे ब्रह्मवर्चस्यैव भवति भवत्येव ब्रह्मवर्चसे ब्रह्मवर्चस्यैव भवति ब्रह्मवर्चसीति ब्रह्मा वर्चसि भवति भवत्येवैव भवति दधिग्रहम् दधिग्रहम् भवत्येवैव भवति दधिग्रहम् भवति दधिग्रहम् दधिग्रहम् भवति भवति दधिग्रहम् गृह्णीयात् गृह्णीयात् दधिग्रहम् भवति भवति दधिग्रहम् गृह्णीयात् दधिग्रहम् गृह्णीयात् गृह्णीयात् दधिग्रहम् दधिग्रहम् गृह्णीयात् पशुकामस्य पशुकामस्य गृह्णीयात् दधिग्रहम् दधिग्रहम् गृह्णीयात् पशुकामस्य दधिग्रहमिति दधिग्रहम् गृह्णीयात् पशुकामस्य पशुकामस्य गृह्णीयात् गृह्णीयात् पशुकामस्योर्गो पशुकामस्य गृह्णीयात् गृह्णीयात् पशुकामस्यो पशुकामस्य पशुकामस्योर्द्वै वा ऊर्पशुकामस्य पशुकामस्योर्द्वै कामस्य ऊर्ग्वै वा ऊर्गोर्ग्वै दधि दधि वा ऊर्गोर्ग्वै दधि दधि वै वै दध्योर्गोर्दधि वै वै दध्योर्गोर्दधि पशव ऊर्दधि दध्योर्पशवः पशव पशव ओर्गोर्पशव ऊर्जोर्जा पशव ओर्गोर्पशव ऊर्जा ऊर्जोर्जा पशवः पशव ऊर्जैवैवोर्जा पशवः पशव ऊर्जैवा ऊर्जैवैवोर्जोर्जैवास्मास्मा एवोर्जोर्जैवास्मै एवास्मास्मा ऊर्जमोर्जमस्मा एवैवास्मा ऊर्जम् अस्मा ऊर्जमोर्जमस्मास्मा ऊर्जम् पशोन् पशोनोर्जमस्मास्मा ऊर्जम् पशोर्जम् पशोन् पशोनोर्जमोर्जम् पशोन वाव पशोनोर्जमोर्जम् पशोन वा पशोन वाव पशोन् पशोन वरुन्धेरुन्धेव पशोन् पशोन वरुन्धेरुन्धेरुन्धे वावरुन्धे वृन्धे कृतम् कृतम् द्वे त्वे कृतमप्यविकृतम् द्वे त्वे कृतमपि ्यविक्रतम् कृतमपि वृञ्जन्ति वृञ्जन्त्यविकृतम् कृतमपि वृञ्जन्ति वृञ्जन्ति वृञ्जन्त्यप्यपि वृञ्जन्ति विश्वे विश्वे वृञ्जन्त्यप्यपि वृञ्जन्ति विश्वे वृञ्जन्ति विश्वे विश्वे वृञ्जन्ति वृञ्जन्ति विश्वे द्विर्द्विर्विश्वे वृञ्जन्ति वृञ्जन्ति विश्वे द्विः विश्वेद्वद्दर्विश्वे विश्वे द्वर्यद्यद्वर्विश्वे विश्वे द्वर्यद्यद्वर्यदेत एते यद्वर्यदेते एते यद्यदेते त्रिस्त्रिदेते यद्यदेते एते त्रिस्त्रिरेत एते त्रिभवन्ति भवन्ति त्रिरेत एते त्रिभवन्ति भवन्ति भवन्ति त्रिस्त्रिर्भवञ्जो मा ओमा भवन्ति त्रिस्त्रिर्भवञ्जो माजो मा ओमा भवन्ति भवन्त्यो माच्यो मास्वादो स्वादीय स्वादीय स्वादो स्वादो स्वादीय स्वादुना स्वादुना स्वादीय स्वादो स्वादो स्वादीय स्वादुना स्वादीय स्वादुना स्वादुना स्वादीय स्वादीय स्वादुना सृज सृज स्वादुना स्वादीय स्वादुना सृज स्वादुना सृज सृज तस्मात् तस्मात् तस्मात्ते शाकुं संवाः सर्वास्तेषाम् तस्मात्तस्मात्ते शाकुं संवाः शाकुं सर्वाः सर्वास्तेषाम् ते शाकुं प्राणग्रह इति प्राणाग्रह प्राणैव प्राणैः प्राणैरेव प्रयन्ति प्रयन्तेव प्राणैः प्राणैरेव प्रयन्ति प्राणैरिति प्राणैरेव प्रयन्ति प्रयन्तेवैव प्रयन्ति प्राणैः प्राणैः प्रयन्तेवैव प्रयन्ति प्राणैः प्राणैः प्राणैः प्रयन्ति प्रयन्ति प्राणैरुत् प्राणैः प्रयन्ति प्रयन्ति प्राणैरुत् प्रयन्तेति प्रायन्ति प्राणैरुत् प्राणैः प्राणैरुद्यन्ति यञ्जित् प्राणैः प्राणैरुद्यन्ति प्राणैरुत् प्राणैः यञ्जुदुद्यन्ति दशमे दशमे यञ्जुदुद्यन्ति दशमे दशमे दशमे यञ्जयन्ति दशमे हन्नहं दशमे यञ्जयन्ति दशमे हन्नो दशमे हन्नहं दशमे दशमे हन् गृह्यन्ते गृह्यन्ते हं दशमे दशमे हं गृह्यन्ते हं गृह्यन्ते गृह्यन्ते हन्नहं गृह्यन्ते प्राणाः प्राणा गृह्यन्ते हन्नहं गृह्यन्ते प्राणाः प्राणाः प्राणा गृह्यन्ते गृह्यन्ते प्राणा वै वै प्राणा गृह्यन्ते गृह्यन्ते प्राणा वै प्राणा वै वै प्राणा प्राणा वै प्राणग्रह प्राणग्रह वै प्राणा प्राणा वै प्राणग्रह इति प्राणा प्राणग्रह प्राणग्रह वै वै प्राणग्रह प्राणेभ्य प्राणेभ्य प्राणग्रह वै वै प्राणग्रह प्राणेभ्य प्राणग्रह प्राणेभ्य प्राणेभ्य प्राणग्रह प्राणग्रह प्राणेभ्य खलु खलु प्राणेभ्य प्राणग्रह प्राणग्रह प्राणेभ्य खलु प्राणग्रह इति प्राणग्रह प्राणेभ्य खलु खलु प्राणेभ्य प्राणेभ्य खलु वै वै खलु प्राणेभ्य प्राणेभ्य खलु वै प्राणेभ्य वै वै खलु खलु वा एतदेतद्वै खलु खलु वा एतत् प्रजा प्रजा एतदेतत् प्रजायन्ति यन्ति प्रजा एतदेतत् प्रजायन्ति प्रजायन्ति यन्ति प्रजा प्रजायन्ति यद्यद्यन्ति प्रजा प्रजायन्ति यत् प्रजा इति प्राजा यद्यद्यन्ति यन्ति यद्वामदेव्यं वामदेव्यं यद्यन्ति यन्ति यद्वामदेव्यं वामदेव्यं वामदेव्यं यद्यद्वामदेव्यं यो नेर्यो नेर्वामदेव्यं यद्यद्वामदेव्यं यो नेः वामदेव्यं यो नेर्यो नेर्वामदेव्यं वामदेव्यं यो ने शिवदे शिवदे यो ने वामदेव्यं वामदेव्यं यो ने शिवदे वामदेव्यमिति वामा देव्यं यो ने शिवदे शिवदे यो नेर्यो ने शिवदे दशमे दशमे शिवदे यो नेर्यो ने शिवदे दशमे शिवदे दशमे दशमे शिवदे शिवदे दशमे हन्नहं दशमे शिवदे शिवदे दशमे हन्न हन्नहं दशमे दशमे हनु वामदेव्यं वामदेव्यमहं दशमे दशमे हनु वामदेव्यं वामदेव्यं वामदेव्यमहं हनु वामदेव्यं यो नेर्यो नेर्वामदेव्यमहं हनु वामदेव्यं यो ने वामदेव्यं यो नेर्यो नेर्वामदेव्यं वामदेव्यं यो ने शिवदे शिवदे यो नेर्वामदेव्यं वामदेव्यं यो ने शिवदे वामदेव्यमिति वामा देव्यं यो ने शिवदे शिवदे यो नेर्यो ने शिवदे यद्यत् शिवदे यो नेर्यो ने शिवदे यत् शिवदे यद्यत् शिवदे शिवदे यद्दशमे दशमे यच्छिवते च्यवते यद्दशमे दशमे दशमे यद्यद्दशमे हन्नहं दशमे यद्यद्दशमे हन्नो दशमे हन्नहं दशमे दशमे हं गृह्यन्ते गृह्यन्ते हं दशमे दशमे हं गृह्यन्ते गृह्यन्ते गृह्यन्ते हन्नहं गृह्यन्ते प्राणेभ्य प्राणेभ्य गृह्यन्ते हन्नहं गृह्यन्ते प्राणेभ्य गृह्यन्ते प्राणेभ्य प्राणेभ्य गृह्यन्ते गृह्यन्ते प्राणेभ्य एवैव प्राणेभ्यो गृह्यन्ते गृह्यन्ते प्राणेभ्य एव प्राणेभ्य एवैव प्राणेभ्य प्राणेभ्य एव तत्तदेव प्राणेभ्य प्राणेभ्य एव तत् प्राणेभ्य इति प्राणेभ्यः एव तत्तदेवैव तत्प्रजा प्रजास्तदेवैव तत्प्रजा प्रजा प्रजास्तत्तत्प्रजानन प्रजास्तत्तत्प्रजाना प्रजानन प्रजा प्रजानयन्ति यन्ति न प्रजा प्रजानयन्ति प्रजा इति प्राजा नयन्ति नयन्ति यन्ति यन्ति देवं देवं प्रप्रदेवं देव्या देव्या देवं प्रप्रदेवं देव्या देवं देव्या देव्या देवं देवं देव्या धिया धिया देव्या देवं देवं देव्या धिया धिया धिया धिया देव्या देव्या धिया भरत भरत धिया देव्या देव्या धिया भरत धिया भरत भरत धिया धिया भरता जातवेद संजातवेद संभरत धिया धिया भरता जातवेद भरताजातवेदसञ्जातवेदसं भरतभरताजातवेदसं जातवेदसमिति जाता वेदसं हव्यानो नो हव्याहव्यानो वक्षद्वक्षन्नो हव्याहव्यानो वक्षद नो वक्षद्वक्षन्नो नो वक्षदानुषकानुषक्वक्षन्नो नो वक्षदानुषक वक्षदानुषकानुषट्वक्षद्वक्षदानुषकानुषकित्यानुषक अयमुवयमयमुष्यस्य उवयमयमुष्यः उष्यस्य उवुष्यप्रप्रस्य उवुष्यप्रा प्रप्रस्यस्य प्रदेवयुर्देवयुःप्रस्यस्य प्रदेवयुः देवयुर्देवयुः प्रप्रदेवयुर्होता होता देवयुः प्रप्रदेवयुर्होता देवयुर्होता होता देवयुर्देवयुर्होता यज्ञाज यज्ञाज होता देवयुर्देवयुर्होता यज्ञाज देवयुरिति देवायो होता यज्ञाज यज्ञाज होता होता यज्ञाज नीयते नीयते यज्ञाज होता होता यज्ञाज नीयते यज्ञाय नीयते नीयते यज्ञाय यज्ञाय नीयते यथरिति नीयते रथो रथो नयोर्योर्नरथो रथो नयोर्योर्नयोरभिवृतो अभिवृतो योर्ननयोरभिवृतः योरभिवृतो अभिवृतो योर्योरभिवृतो गृणीवान् गृणीवानभिवृतो योर्योरभिवृतो गृणीवानभिवृतो गृणीवान् गृणीवानभिवृतो अभिवृतो गृणीवान् चेतति चेतति गृणीवानभिवृतो अभिवृतो गृणीवाञ्चेतरिवृत इत्यभिवृतभिवाञ्चेतति चेतति गृणीवान् गृणीवाञ्चेतदित्मनात्मना चेतति गृणीवान् गृणीवाञ्चेतदित्मना चेतदित्मनात्मना चेतति चेतदित्मनायमग्निरयमयमग्निरुष्यत्युरुष्यत्यग्निरयमयमग्निरुष्यति अग्निरुष्यत्युरुष्यत्यग्निरग्निरुष्यत्यमृतादमृतादुरुष्यत्यग्निरग्निरुष्यत्यमृता ृतादिवेवामृतादुरुष्यत्यमृतादिवामृतादिवेवामृतादमृतादिव जन्मनो जन्मनैवामृतादमृतादिव जन्मनः जन्मन इवेव जन्मनः जन्मन इति जन्मनः सहसश्चिच्चित् सहसश्चित् सहीयान् सहीयागुश्चित् सहसश्चित् सहीयान् सहीयान् सहीयागुश्चिच्चित् सहीयान् देवो देवः सहीयागुश्चिच्चित् सहीयान् देव सहीयान् देवो देवः सहीयान् सहीयान् देवो जीवातवे जीवातवे देवस्य हीयान् सहीयान् देवो जीवातवे देवो जीवातवे जीवातवे देवो देवो जीवातवे कृतः कृतो जीवातवे देवो देवो जीवातवे कृतः जीवातवे कृतः कृतो जीवातवे जीवातवे कृतः कृत इति कृतः त्वेणा जाडा जास्त्वा पदे पदे त्वेणा जाडा जास्त्वा पदे पदे पदे त्वा पदे वजं वजं पदे त्वा पदे वजं पदे वयं वयं पदे पदे वयन्नाभानाभा वयं पदे पदे वयन्नाभा वयन्नाभानाभा वयं वजन्नाभा पृथिव्याः पृथिव्यानाभा वयं वजन्नाभा पृथिव्याः पृथिव्याः पृथिव्यानाभानाभा पृथिव्या अध्यति पृथिव्यानाभानाभा पृथिव्या अधि पृथिव्याध्यति पृथिव्याः पृथिव्याधि अधीत्यधि जातवेदो निजातवेदो जातवेदो निधि महि धीमहि निजातवेदो जातवेदो निधि महि जातवेद इति जाता धीमहि धीमहिर्निधि मह्यग्नेऽग्ने धीमहिर्निधि मह्यग्ने धीमहि धीमह्यग्ने हव्याय हव्यायाग्ने धीमहि धीमह्यग्ने हव्यायाग्ने हव्याय हव्यायाग्नेऽग्ने हव्याय वोढवे वोढवे हव्यायाग्नेऽग्ने हव्याय वोढवे हव्याय वोढवे वोढवे हव्याय हव्याय वोढवे वोढव इति वोढवे विश्वेभिरग्नेऽग्ने विश्वेभिस्वनीकस्वनीक विश्वेभिरग्नेऽग्ने विश्वेभिस्वनीकस्वनीक विश्वेभिर्विश्वेभिस्वनीक देवैर्देवैस्वनीक विश्वेभिर्विश्वेभिस्वनीक देवैर्देवैर्देवैस्वनीकस्वनीक देवैरूर्णामन्दमूर्णामन्दम् देवैस्वनीकस्वनीक देवैरूर्णामन्दम् स्वनीकेति सो अनेकान्दमूर्णामन्दम् देवैर्देवैरूर्णामन्दम् प्रथमः प्रथम ऊर्णामन्दम् देवैर्देवैरूर्णामन्दम् प्रथमः ऊर्णामन्दम् प्रथम प्रथम ऊर्णामन्दमूर्णामन्दम् प्रथमस्येद प्रथम ऊर्णामन्दमूर्णामन्दम् प्रथमस्येदामन्दमित्योर्णामन्दम् प्रथमस्येद सेद प्रथम प्रथमस्येद योनिञ्जोनिगो सेद प्रथम प्रथमस्येद योनिगो सीदयोनिञ्जोनिगो सीद सीद योनिम् योनिमिति योनिं कृतवन्तम् कृतवन्तम् कुलायिनम् कुलायिनम् कृतवन्तको सवित्रे सवित्रे कृतवन्तम् कुलायिनम् कुलायिनम् कृतवन्तको सवित्रे कृतवन्तको सवित्रे सवित्रे कृतवन्तम् कृतवन्तको सवित्रे यज्ञम् यज्ञको सवित्रे कृतवन्तम् कृतवन्तको सवित्रे यज्ञम् कृतवन्तमिति कृत्वा सवित्रे यज्ञम् यज्ञको सवित्रे सवित्रे यज्ञन्न जनय यज्ञको सवित्रे सवित्रे यज्ञन्न यज्ञन्न यनय यज्ञ यज्ञन्न यजमाना यजमाना यनय यज्ञ यज्ञन्न यजमानाय यजमानाय यजमानाय नयन यजमानाय साधु साधु यजमानाय नयन यजमानाय साधु यजमानाय साधु साधु यजमानाय यजमानाय साधु साध्विति साधु सीद होतर होतस्येद सीद होतस्वे स्वे होतस्येद सीद होतस्वे होतस्वे स्वे होतर होतस्वहु स्वे होतर होतस्वहु स्वहु स्वे स्वहु लोके लोकहु स्वे स्वहु लोके लोके लोकहु लोके चिकित्वा गुश्चिकित्वाम् लोकहु लोके चिकित्वा लोके चिकित्वा गुश्चिकित्वाम् लोके लोके चिकित्वाम् साधय साधय चिकित्वाम् लोके लोके चिकित्वाम् साधया चिकित्वाम् साधय साधय चिकित्वा गुश्चिकित्वाम् साधया यज्ञम् यज्ञको साधय चिकित्वा गुश्चिकित्वाम् साधया यज्ञम् साधया यज्ञम् यज्ञको साधय साधया यज्ञको सुकृतस्य सुकृतस्य यज्ञको साधय साधया यज्ञको सुकृतस्य यज्ञको सुकृतस्य सुकृतस्य यज्ञम् यज्ञको सुकृतस्य जो नौ जो नौ सुकृतस्य यज्ञम् यज्ञको सुकृतस्य जो नौ सुकृतस्य जो नौ जो नौ सुकृतस्य सुकृतस्य जो नौ देवाभिरिति देवा अवि देवान् हविषा हविषा देवान् देवान् हविषा यजासि यजासि हविषा देवान् देवान् हविषा यजासि हविषा यजासि यजासि हविषा हविषा यजास्यग्ने यजासि हविषा हविषा यजास्यग्ने यजास्यग्ने यजासि यजास्यग्ने बृहत् बृहदग्ने यजासि यजास्यग्ने बृहत् बृहत् बृहदग्नेऽग्ने बृहत् यजमाने यजमाने बृहदग्नेऽग्ने बृहत् यजमाने यजमाने यजमाने बृहत् बृहत् यजमाने वजो वजो यजमाने बृहत् बृहत् यजमाने वजः यजमाने वजो वजो यजमाने यजमाने वजो धाधा वजो यजमाने यजमाने वजो धाधा वजो वजो धाति होता होतारिणि होता हो दृषदने हो दृषदने होतारिणि होता हो दृषदने होतृषदने हो दृषदने होता होता हो दृषदने विदानो विदानो हो दृषदने होता होता हो दृषदने विदानः हो दृषदने विदानो विदानो हो दृषदने हो दृषदने विदानस्त्वेषस्त्वेषो विदानो हो दृषदने हो दृषदने विदानस्त्वेषः दृषदन इति होतृ सदने विदानस्त्वेषस्त्वेषो विदानो विदानस्त्वेषो दीदिवान् दीदिवान् त्वेषो विदानो विदानस्त्वेषो दीदिवान्षो दीदिवान् दीदिवान् त्वेषस्त्वेषो दीदिवागु असदत सदद्दीदिवान् त्वेषस्त्वेषो दीदिवागु असदत् दीदिवागु असदत सदद्दीदिवान् दीदिवागु असदत् सुदक्ष सुदक्षो असदद्दीदिवान् दीदिवागु असदत् सुदक्षः असदत् सुदक्ष सुदक्षो असदत सदत् सुदक्षः वसिष्ठो वसिष्ठो अलब्धं व्रतप्रमदिरलब्धं व्रतप्रमदिर्वसिष्ठः सहस्रं भरः सहस्रं भरो वसिष्ठो अलब्धं व्रतप्रमदिरलब्धं व्रतप्रमदिर्वसिष्ठः सहस्रं भरः अलब्धं व्रतप्रमदिरित्यदब्धं व्रतः प्रमदिः वसिष्ठः सहस्रं भरः सहस्रं भरो वसिष्ठो वसिष्ठः सहस्रं भर शुचिजिह्व शुचिजिह्व सहस्रं भरो वसिष्ठो वसिष्ठः सहस्रं भर शुचिजिह्व सहस्रं भर शुचिजिह्व शुचिजिह्व सहस्रं भर सहस्रं भर शुचिजिह्वो अग्निरग्निशुचिजिह्व सहस्रं भर सहस्रं भर शुचिजिह्वो अग्नि सहस्रं भर इति सहस्रं भरः शुचिजिह्व अग्निरग्निशुचिजिह्व शुचिजिह्वो अग्निः शुचिजिह्व इति शुचिजिह्वः अग्निरित्यग्निः दूतो दूतस्त्वं त्वं दूतस्त्वं त्वं दूतस्त्वं त्वं दूतस्त्वं दूतस्त्वं त्वं दूतो दूतस्त्वमु उत्त्वं दूतो दूतस्त्वमु उत्त्वं त्वमु नो न उत्त्वं त्वमुनः नो न उवनः परस्पा परस्पा न उवनः परस्पाः परस्पा नो नः परस्पास्त्वं त्वं परस्पा नो नः परस्पास्त्वं परस्पास्त्वं त्वं परस्पाः परस्पास्त्वं वस्यो वस्यस्त्वं परस्पाः परस्पास्त्वं वस्यः परस्पा इति परः वस्यो वस्यस्त्वं त्वं वस्य आवस्यस्त्वं त्वं वस्य आवस्यो वस्य आवृषभवृषभावस्यो वस्य आवृषभावृषभवृषभावृषभप्रणेता प्रणेता वृषभावृषभप्रणेता प्रणेता प्रणेता वृषभवृषभप्रणेता प्रणेतेति प्रणेता तोकस्य तोकस्याग्नेऽग्ने तोकस्य नोनस्तोकस्याग्नेऽग्ने तोकस्य नः तोकस्य नोनस्तोकस्य तोकस्य नस्तनेतनेन स्तोकस्य तोकस्य नस्तने नस्तनेतने नोनस्तने तनो तनूनाम् तनूनान्तनेनोनस्तने तनूनाम् तने तनूनाम् तनूनान्तने तने तनूनाम प्रयुच्छन् न प्रयुच्छन् तनूनान्तने तने तनूनाम प्रयुच्छन् प्रयुच्छन् न प्रयुच्छन् तनूनाम् तनूनाम प्रयुच्छन्दीद्यद्दीद्यद प्रयुच्छन् तनूनाम् तनूनाम प्रयुच्छन्दीद्यद प्रयुच्छन्दीद्यद्दीद्यद प्रयुच्छन् न प्रयुच्छन्दीद्यद् बोधि बोधिदीद्यद प्रयुच्छन् न प्रयुच्छन्दीद्यद् बोधि प्रयुच्छन् नित्यप्रायुच्छन् दीद्यद्बोधि बोधिदीद्यद्दीद्यद्बोधि गोपा गोपा बोधिदीद्यद्दीद्यद्बोधि गोपा गोपा गोपा बोधि बोधि गोपा इति गोपा त्वाप्यमित्वा देवदेव त्वाप्यमित्वा देवा देवदेव त्वात्वा देव सवितः सवितर्देव त्वात्वा देव सवितः देव सवितः सवितर्देवदेव सवितरीशानमीशानगो सवितर्देवदेव सवितरीशानम् सवितरीशानमीशानगो सवितः सवितरीशानम् वार्याणाम् वार्याणामीशानगो सवितः सवितरीशानम् वार्याणामीशानम् वार्याणाम् वार्याणामीशानमीशानम् वार्याणाम् वार्याणामिति वार्याणाम् सदा सदा वन् भागम् भागमवन् सदा सदा वन् भागम् अवन् भागम् भागमवन्नवन् भागमीमह ईमहे भागमवन्नवन् भागमीमहे भागमीमह ईमहे भागम् भागमीमहे ईमह इतीमहे द्यौर्द्यौर्महीमहे द्यौः पृथिवी पृथिवी द्यौर्महीमहि द्यौः पृथिवी पृथिवी पृथिवी द्यौ द्यौ पृथिवी च पृथिवी द्यौर्द्यौ पृथिवी च पृथिवी च पृथिवी पृथिवी च नोनश्च पृथिवी पृथिवी च नः नोनश्च जन इममिमन्नश्च जन इमम् इममिमन्नो न इमै यज्ञै यज्ञमिमन्नो न इमै यज्ञम् इमै यज्ञै यज्ञमिममिमै यज्ञम् मिमिक्षताम् मिमिक्षताम् यज्ञमिममिमै यज्ञम् मिमिक्षताम् मिमिक्षताम् मिमिक्षताम् यज्ञै यज्ञम् मिमिक्षता मिमिक्षतामिति मिमिक्षताम् नः पिबृताम् पिबृतान् नो भरेमभिर्भरेमभिर्नः पिबृताम् पिबृतान् नो भरेमभिः नो भरेमभिर्भरेमभिर्नो नो भरेमभिः हरेमभिरिति भरेमाभिः त्वामग्ने अग्ने त्वाम् त्वामग्ने पुष्करात् पुष्करादग्ने त्वाम् त्वामग्ने पुष्करात् पुष्करात् पुष्करादग्ने अग्ने पुष्करादध्यति पुष्करादग्ने अग्ने पुष्करादधि पुष्करादध्यति पुष्करात् पुष्करादध्य थर्वा थर्वाधि पुष्करात् पुष्करादध्य थर्वा थर्वा थर्वाध्यध्य थर्वा निर्निरथर्वाध्यध्य थर्वानि अथर्वा निर्निरथर्वा थर्वा निरमन्थता मन्थत निरथर्वा थर्वा निरमन्थतामन्थता मन्थत निर्निरमन्थतामन्थतेत्यमन्थता विश्वस्य विश्वस्य मूर्ध्नो मूर्ध्नो विश्वस्य वागतो वागतो विश्वस्य मूर्ध्नो मूर्ध्नो विश्वस्य वागतः विश्वस्य वागतो वागतो विश्वस्य विश्वस्य वागतः वागत इति वागतः तमोदन्तमुत्वा त्वोदन्तमुत्वा त्वोत्वादध्यङ् दध्यङ्क उत्पादध्यङ् पादध्यङ् दध्यङ् पात्पादध्यङ् ऋषिर्षिर्दध्यङ् पात्पादध्यङ् ऋषिः ऋषिर्षिर्दध्यङ् दध्यङ् ऋषिः पुत्रः पुत्र ऋषिर्दध्यङ् दध्यङ् ऋषिः पुत्रः ऋषिः पुत्रः पुत्र ऋषिर्ऋषिः पुत्र ईध ईधे पुत्र ऋषिर्ऋषिः पुत्र ईधे ईध ईधे पुत्रः पुत्र ईधे अथर्वणो अथर्वण ईधे पुत्रः पुत्र ईधे अथर्वणः ईधे अथर्वणो अथर्वण ईध ईधे अथर्वणः अथर्वण इत्यथर्वणः ग्रहणम् पुरन्दरम् पुरन्दरम् वृत्रहणम् वृत्रहणम् पुरन्दरम् ग्रहणमिति वृत्राहम् पुरन्दरमिति पुरम् धनञ्जयो धनञ्जयो रणे रणे धनञ्जय इति धनम् जयः हस्ते हस्ते यमायुगो हस्ते हस्ते हस्ते जञ्जगो हस्ते न हस्ते जञ्जगो हस्ते न हस्ते हस्ते न खादिनम् खादिनम् हस्ते हस्ते न खादिनम् न खादिनम् खादिनन्दन खादिरगो शिशुगो शिशुम् खादिनन्दन खादिरगो शिशुम् खादिनगो शिशुगो शिशुम् खादिनम् खादिनगो शिशुम् जातम् जातगो शिशुम् खादिनम् खादिनगो शिशुम् जातम् शिशुम् जातम् जातगो शिशुगो शिशुम् जातन्न जातगो शिशुगो शिशुम् जातन्न जातम् जातम् न बिभ्रति बिभ्रति न जातम् जातम् न बिभ्रति बिभ्रति बिभ्रति न बिभ्रति बिभ्रतीति बिभ्रति विशामग्निमग्निम् विशाम् विशामग्निद्विस्वध्वरग्निस्वध्वरमग्निम् विशाम् विशामग्निद्विस्वध्वरम् अग्निगुस्वध्वरग्गुस्वध्वरमग्निमग्निगुस्वध्वरम् स्वध्वरमिति सो अध्वरम् देवम् देवम् प्रप्रदेवम् देववीतये देववीतये देवम् प्रप्रदेवम् देववीतये देवम् देववीतये देववीतये देवम् देवम् देववीतये भरत भरत देववीतये देवम् देवम् देववीतये भरत देववीतये भरत भरत देववीतये देववीतये भरतावसुवित्तमम् वसुवित्तमम् भरत देववीतये देववीतये भरतावसुवित्तमम् देववीतय इति देवावीतये भरतावसुवित्तमम् वसुवित्तमम् भरत भरतावसुवित्तमम् वसुवित्तममिति वसुवितमम् आस्वे स्व आस्वे यो नौ यो नौ स्व आस्वे यो नौ स्वे यो नौ यो नौ स्वे स्वे यो नौ निनि यो नौ स्वे स्वे यो नौ नि यो नौ निनि यो नौ यो नौ निषीदतु सीदतु नि यो नौ निषीदतु सीदतु सीदतु निषीदतु सीदत्विति सीदतु आजातम् जातमाजातम् जातवेदसि जातवेदसि जातमाजातम् जातवेदसि जातम् जातवेदसि जातवेदसि जातम् जातम् जातवेदसि प्रियम् प्रियम् जातवेदसि जातम् जातम् जातवेदसि प्रियम् जातवेदसि प्रियम् प्रियम् जातवेदसि जातवेदसि प्रियगो शीतसि शीत प्रियम् जातवेदसि जातवेदसि प्रियगो शीता जातवेदसीति जाता वेदसि प्रियगो शीतसि शीत प्रियम् प्रियगो शीतातिशीत प्रियम् प्रियगो शीतातिथ्यौ शीतातिथिमतिथिगौ शीतसि शीतातिथिम् अतिथ्यमित्यतिथ्यौ स्योने स्योन आगृहपतिम् गृहपतिमा स्योने स्योन आगृहपतिम् गृहपतिम् गृहपतिमा गृहपतिम् गृहपतिमिति गृहापतिम् अग्निराग्निरग्निरग्निनाग्निनाग्निः सगोसमग्निरग्निनाग्निनाग्निः अग्निः सगोसमग्निरग्निः समिध्यत इत्यते समग्निरग्निः समिध्यते सगोसमिध्यते कविः कविरिध्यते सगोसमिध्यते कविः कविः कविरिध्यत इत्यते कविर्गृहपतिर्गृहपतिः कविरिध्यत इत्यते कविर्गृहपतिः कविर्गृहपतिर्गृहपतिः कविः कविर्गृहपतिर्युवायुवा गृहपतिः कविः कविर्गृहपतिर्युवायुवा गृहपतिर्गृहपतिर्युवाति गृहापतिः त्वम् त्वग्गुह्यग्ने अग्ने हि त्वम् त्वग्गुह्यग्ने यज्ञे अग्ने हि यज्ञे अग्निनाग्निना अग्ने हि यज्ञे अग्निना अग्निनाग्निना अग्ने अग्ने अग्निना विप्रो विप्रो अग्निना अग्ने अग्ने अग्निना विप्रः अग्निना विप्रो विप्रो अग्निनाग्निना विप्रो विप्रेण विप्रेण विप्रो अग्निनाग्निना विप्रो विप्रेण विप्रो विप्रेण विप्रेण विप्रो विप्रो विप्रेण सन् सनुविप्रेण विप्रो विप्रो विप्रेण सन् विप्रेण सन् सनुविप्रेण विप्रेण सन् सता सता सनुविप्रेण विप्रेण सन् सता सता सता सन् सन् सदा सख्या सख्या सखा सखा सख्या समिध्यसे समिध्यसे सख्या सखा सखा सख्या समिध्यसे सख्या समिध्यसे समिध्यसे सख्या सख्या समिध्यसे समिध्यस इति समिध्यसे मर्जयन्त मर्जयन्त तं तं मर्जयन्त सुक्रतभू सुक्रतुं मर्जयन्त तं तं मर्जयन्त सुक्रतुं मर्जयन्त सुक्रतभू सुक्रतुं मर्जयन्त मर्जयन्त सुक्रतुं पुरोजावानं पुरोजावानगो सुक्रतुं मर्जयन्त मर्जयन्त सुक्रतुं पुरोजावान सुक्रतुम् पुरोजावानम् पुरोजावानगो सुक्रतभू सुक्रतुम् पुरोजावानमाजिष्वादिषु पुरोजावानगो सुक्रतभू सुक्रतुम् पुरोजावानमाजिषु सुक्रतुमिति सुक्रतुम् पुरोजावानमाजिष्वादिषु पुरोजाव यावानम् पुरो यावानमादिषु यावानमिति पुरः यावानम् आदिष्वित्यादिषु स्वेषु वाजिनम् वाजिनम् क्षयेषु क्षयेषु वाजिनम् वाजिनमिति वाजिनम् यज्ञेन यज्ञम् यज्ञम् यज्ञेन यज्ञेन यज्ञमयजन्ता यजन्त यज्ञम् यज्ञेन यज्ञेन यज्ञमयजन्ता यज्ञमयजन्ता यजन्त यज्ञम् यज्ञमयजन्त देवादेवा यजन्त यज्ञम् यज्ञमयजन्त देवायजन्त देवादेवा यजन्ता यजन्त देवास्तानि तानि देवा यजन्ता यजन्त देवास्तानि देवास्तानि तानि देवा देवास्तानि धर्माणि धर्माणि तानि देवा देवास्तानि धर्माणि तानि धर्माणि धर्माणि तानि धर्माणि प्रथमानि धर्माणि तानि धर्माणि प्रथमानि प्रथमानि प्रथमान्यासन्नासन् प्रथमानि प्रथमान्यासन्नासम् नित्यासम् देह हते ते हनाकन्नाकगो हते ते हनाकम् हनाकम् नाककुं हनाकम् महिमानो महिमानो नाककुं हनाकम् महिमानः नाकम् महिमानो महिमानो नाकन्नाकम् महिमानः सचन्ते महिमानो नाकन्नाकम् महिमानः सचन्ते सचन्ते महिमानो महिमानः सचन्ते यत्र यत्र सचन्ते महिमानो महिमानः सचन्ते यत्र सचन्ते यत्र यत्र सचन्ते सचन्ते यत्र पूर्वे पूर्वे यत्र सचन्ते सचन्ते यत्र पूर्वे पूर्वे पूर्वे यत्र यत्र पूर्वे साध्याः साध्याः पूर्वे यत्र यत्र पूर्वे साध्यार्वे साध्याः साध्याः पूर्वे साध्याः सन्ति सन्ति साध्याः पूर्वे साध्याः सन्ति साध्याः सन्ति सन्ति साध्याः साध्याः सन्ति देवा देवाः सन्ति साध्याः साध्याः सन्ति देवाः सन्ति देवा देवाः सन्ति देवाः इति देवाः इति तृतीयकाण्डस्य घनपाठः समाप्तः।